नमस्कारः. अद्यतनविषयः अस्ति प्रातिपदिकत्वम् इति विषयः. तर्हि आरभामहे. दीपा भगिनी आरम्भं करोति किं भगिनि? दीपा भगिनि म्यूट् अस्ति भगिनि. महोदय, किं करणीयं? मम प्रथमवारम् आरम्भं करोतु. आरम्भं करोतु भगिनि. प्रातिपदिकम् इति इति करपत्रमस्ति खलु, आरम्भ पठनीयं वा? अस्तु. आं भगिनि, गते सप्ताहे मङ्गलवासरे महोदयेन पाठितं, तस्यैव चिन्तनवर्गः अस्ति अयम्. अस्तु, अहम् इदानीं प्रथमवर्गः. दीपा भगिनी का भगिनी? किं भगिनि, एकनिमिषं. अत्र दीपा भगिनी, अत्र महोदयस्य मङ्गलवासरवर्गम् आगच्छति किं भगिनि? न महोदय, अहं किञ्चित् स्वाध्यायनं जालपुटे स्वाध्यायनं करोमि. कदापि एतावत् ग्रूप् मध्ये कदापि न आगतवती. वयं गृहे एव पठामि, तदर्थमेव. अस्तु, अहं पठामि. करपत्रमस्ति मम समीपे. अस्तु, प्रातिपदिकं नाम किम् अपि च केन प्रातिपदिकत्वं सिद्ध्यति इति विषये चिन्तनं भवतु. संस्कृतभाषायां पदं द्विविधं, सुबन्तं तिनन्तं च. यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम्, यस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तत् तिङन्तम्. सुप्तिङन्तं पदं सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. तर्हि यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम्, यस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तत् तिङन्तम्. एकविंशतिः सुप्रत्ययाः सन्ति, अष्टादश तिङ् प्रत्ययाः सन्ति. स्वस्य वाक्यैः वदतु भगिनि, एतावत् पर्यन्तं भगिन्या किं पठितमिति. अस्तु, प्रातिपदिकम् इत्युक्ते नाम किम् इति अत्र विषयः अस्ति. सुप्तिङन्तं पदम् इति पाणिनेः सूत्रमस्ति. इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा. संज्ञा इत्युक्ते नाम, पदसंज्ञा भवति. तर्हि यदि पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तपदं भवति, यस्य पदस्य अन्ते तिङ् प्रत्ययः भवति तत् तिङन्तं तिङन्तपदं भवति. व्याकरणे एकविंशतिः सुप्रत्ययाः सन्ति, अपरञ्च अष्टादश तिङ् प्रत्ययाः अपि सन्ति. एकविंशतिः सुप्रत्ययः इत्युक्ते किम् अस्ति? सु औजस् एतादृशानि एकविंशतिः सन्ति. अनन्तरम् अष्टादश तिङ् प्रत्ययः इति वदामः चेत् नवपदिनः कृते नवप्रत्ययाः सन्ति. अनन्तरम् आत्मनेपदिनः कृते नवप्रत्ययाः. धन्यवादः भगिनि. तर्हि अधुना एतावत्पर्यन्तं प्रातिपदिकम् इति किम् इति न उक्तम्. अधुना प्रथमं किं पश्यामः इत्युक्ते पदम् इत्युक्ते किम् इति. तत् पदं नाम इति विषयः एव दत्तमस्ति, प्रवर्तमानः अस्ति. अस्तु भगिनि, अग्रे अपि पठतु भगिनि. अस्तु, तिङन्तपदं धातुभ्यः तिङ्प्रत्ययानां योजनेन तिङन्तपदं नाम क्रियापदं निष्पन्नम्. लाधिकारप्रसङ्गे धातुतः लस्य ल् इत्यस्य स्थाने अष्टादश तिङ्प्रत्ययाः विहिताः. लस्य अधिकारसूत्रम् इदं षष्ट्यन्तम् अकारः उच्चारणार्थः. सूत्रसङ्ख्या अस्ति पर्यन्तम् अस्य अधिकारः. प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत् सूत्रे यः प्रत्ययः विहितः सः लस्य स्थाने विहितः. तित्तस्तु वा? अस्तु, तिङन्तपदम् इत्युक्ते किम् इति विषयः अस्ति. धातोः अनन्तरं तिङ्प्रत्ययानां तिङ्प्रत्ययस्य योजनेन तिङन्तपदं निष्पन्नं भवति. तिङन्तपदम् इत्युक्ते क्रियापदम्। लाधिकारविषये अहं सम्यक् न जानामि भगिनि। अस्तु अहं वदामि। अत्र किम् इत्युक्ते प्रथमं तु विवक्षानुसृत्य प्रथमं तु धातुः अस्ति, अनन्तरं लकारः इत्येव अस्ति। लकारः इति लस् लकारः, लकारः इति अस्ति, अनन्तरं लकारः इत्यस्य स्थाने प्रायः वक्तुः इच्छा अस्ति, वर्तमानकालस्य प्रयोगः भवतु इति वक्तुः इच्छा अस्ति चेत् सः तु लट् इति आयाति, तत्र लकारस्य स्थाने लट् इति आयाति। यदि वक्तुः इच्छा अस्ति किमस्ति भूतकालप्रयोगः भवतु इति सः चिन्तयति चेत् लो लङ् इति प्रयोगः, नो चेत् लुट् इति प्रयोगः, प्रायः लुट् इति लकारः आयाति, लकारस्य स्थाने लुट् इति आयाति। अनन्तरं यदि वर्तमानकाले चेत् लकारस्य स्थाने किम् आयाति, लट् इति आयाति। अत्र तु टकारस्य अनुबन्धलोपानां विषये भवती अवगच्छति खलु, तर्हि अत्र सर्वत्र तु अनुबन्धलोपः भवति, टकारस्य अनुबन्धलोपः इति। अनन्तरं लकारस्य किमस्ति अत्र लकारोत्तवर्ति अकारः अस्ति खलु, तस्य अपि उपदेश जननासिकः इत्यनेन लोपः भवति, तर्हि अन्ते तु इल् इति एव अवशिष्यते। अनन्तरं तर्हि लस्य इत्यनेन किम् इत्युक्ते अत्र किम् इत्युक्ते अधुना लकारः अस्ति वर्तते, धातुः योगः लकारः इति अस्ति। अनन्तरं पाणिनिना यत् उक्तम् इत्युक्ते लकारस्य स्थाने तित्तस्जि इत्यादयः आदेशाः अधिष्ठाः भवन्ति। यदि प्रथमपुरुषे एकवचने चेत् लट् लकारे चेत् ति इति प्रत्ययः, प्रथमपुरुष द्विवचने चेत् तः इति प्रत्ययः। तादृशप्रत्ययानां यत् वयं निर्मामः तस्मिन् विषये वयं पूर्वमेव अस्माभिः पठितः प्रत्ययः, लट् लकारस्य कृते सिद्धप्रत्ययः के, लोट् लकारस्य कृते सिद्धप्रत्ययः के इति पूर्वमेव अस्माभिः पठितः। तर्हि अत्र किम् इत्युक्ते लस्य इति षष्टिनिर्देशः अस्ति, इत्युक्ते स्थाने इति। पाणिनेः सूत्रे षष्टिनिर्देशः कुत्र प्रयुज्यते, स्थानिनि प्रदर्शने, स्थानिनः स्थानिनं दर्शयितुं षष्टिविभक्तेः प्रयोगः। तर्हि लस्य इति षष्टिः अस्ति, तर्हि स्थाने इति अवगन्तव्यम्। तर्हि लस्य इति किम् इत्युक्ते अस्माकं पाणिनी अष्टाध्यायी पुस्तकं पश्यामः चेत् तृतीयचतुर्थपञ्चमध्यायेषु सर्वत्र तु प्रत्ययः विधीयन्ते। अत्र लस्य इति अधिकारः, वयम् अधिकारम् इति किम्, अधिकारः इत्युक्ते किम्, तस्मात् सूत्रात् आरभ्य अनन्तरं यानि यावन्तानि सूत्राणि सन्ति, कानिचन सूत्राणि प्रदर्शितानि पाणिनिना उक्तानि, तत्र सर्वत्र लस्य इति अनुवृत्तिः आयाति इति कृत्वा सर्वत्र अग्रे यत् सूत्रमस्ति तत्र सर्वत्र लस्य इति आरभ्य सूत्रसङ्ख्या अत्र दत्तम् अस्ति खलु, तृतीयाध्यायस्य चतुर्थे पादे सप्ततिः सूत्रात् आरभ्य किमस्ति द्वादशाधिकशततमसूत्रं पर्यन्तं ये ये सूत्राणि सन्ति तेषां सर्वेषां लस्य अधिकारस्य अधिकारे वर्तते इति कृत्वा लस्य इति अनुवृत्तिः आयाति। उदाहरणार्थम् अग्रे उक्तमस्ति तिप्तजि इति सूत्रमस्ति, तत्रापि लस्य इति अनुवृत्तिः आयाति। तर्हि लस्य तिप्तजि इत्यादयः लस्य इति, इत्युक्ते लस्य इति स्थाने अस्ति, लकारस्य स्थाने तिप्तजि इति आदेशाः भवन्तु इति भवतु इति अर्थः। सूत्रस्य अवगमनं कथं भवति, यत्र षष्टिविभक्तिः अस्ति तत्तु स्थाने अस्ति, अनन्तरं प्रथमाविभक्तिनिर्देशः अस्ति चेत् आदेशः वा आगमः वा भवति, अत्र तु आदेशः अस्ति इति कृत्वा लस्य इति स्थाने, लस्य इति स्थाने अस्ति, तर्हि धातु वक्तुः इच्छानुसृत्य धातु प्लस् इल् इति अस्ति, अनन्तरं लस्य इति इत्यनेन अनुवृत्तिः आयाति तिप्तस्ति इत्यस्मिन् सूत्रे। तर्हि लकारः यत्र वर्तते, अस्माकं वाक्यमस्ति धातुः योगः इल् इति अधुना, तर्हि इल् इत्यस्य स्थाने तिप्तस्जि आयाति इति सारांशः। अवगच्छति किं भगिनि? अग्रे धन्यवादः भगिनि। अग्रे लक्ष्मी भगिनी पठति किम्? आं भगिनि, तिप्तस्थि सिप्तस्थ मिप्पास्मस् तृतीयाध्यायस्य चतुर्थपादस्य अष्टसप्ततितमं सूत्रमस्ति. तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्प्रत्ययाः सन्ति भवन्ति. लस्य इत्यनेन ल इत्यस्य स्थाने एते अष्टादश विहिताः. टिप् तफ् झि सिप्तस्थ मिप्स्मस् ता आतां झ था सा थां ध्वम् इडिमहिमहि इति अष्टादश तिङ्प्रत्ययाः. टिप् इत्यस्मात् आरभ्य महिं पर्यन्तम् आहत्य तिङ्प्रत्ययाः इति उच्यन्ते. तर्हि क्रियापदस्य निर्माणार्थं धातुतः तिङ्प्रत्ययाः विहिताः. यथा भवती उक्तवती, अत्र लस्य इति सूत्रेण लकारस्य स्थाने अष्टादश मूलतिङ्प्रत्ययाः विहिताः भवन्ति. अनेन अस्मिन् सूत्रे अष्टादश तिङ्प्रत्ययानाम् उल्लेखनं कृतमस्ति. अत्र अष्टादश तिङ्प्रत्ययाः के इति अस्मिन् सूत्रे दत्तमस्ति. एते अष्टादश तिङ्प्रत्ययाः तिङन्तपदनिर्माणसमये धातुतः विहिताः भवन्ति. तिङन्तपदसाधनार्थं लस्य स्थाने एते आयान्ति. अपि च अत्र प्रथमप्रत्ययः अस्ति टिप्, अन्तिमः प्रत्ययः अस्ति महिन्. अतः टिप् इत्यस्मात् आरभ्य महिन् पर्यन्तम् आहत्य तयोः योजनेन तिङ् इति पदमागतम्. एते तिङ्प्रत्ययाः. एते प्रत्ययाः तिङन्तपदस्य अन्ते अस्ति इति अन्ते सन्ति इति कारणतः तिङन्तपदम् इति वदामः. धन्यवादः भगिनी. तर्हि अष्टादशप्रत्ययानां विधानं भवितुम् अर्हन्ति, किन्तु साक्षात् कः प्रत्ययः अष्टादश अपि आयाति इति नास्ति, कः प्रत्ययः आयाति इति विवक्षा अनुसृत्य भवति. यदि एकवचने अस्ति चेत् प्रथमपुरुषे एकवचने चेत् तिप् इति आयाति, मध्यमपुरुषे एकवचने चेत् सिप् इति आयाति. तस्य विधानार्थम् अन्यानि सूत्राणि सन्ति कः प्रत्ययः इति अवगन्तुम्. इत्युक्ते एकस्मिन् समये सर्वे अष्टादशप्रत्ययाः न आयान्ति, तत्र अस्माकं विवक्षानुगुणम् एकम् एव. धन्यवादः. अग्रे अपि पठति खलु. अस्तु, तर्हि अरुणा भगिनी पठति किं भगिनि. नमस्ते. सुबन्तपदं नामपदस्य निर्माणार्थं का गतिः? तत्र प्रातिपदिकात् सुप्रत्ययाः विहिताः. अत्र मूलविचारः एवं यत् तदा सुप्रत्ययाः आगन्तुं योग्यः तदा पूर्वं स्थितस्य भागस्य प्रातिपादिकसंज्ञा भवति. प्रातिपादिकसंज्ञा नास्ति चेत् सुप्रत्ययाः न विहिताः. अतः सुबन्तपदस्य निर्माणार्थं प्रातिपदिकम् अति आवश्यकम्. सारांशम् एवं यत् प्रातिपदिकं तत् अस्ति यस्मात् सुप्रत्ययः विहितः. अग्रिमपाठे सुबन्तपद निर्माणं कृतवन्तः. नामपदस्य निर्माण कृत सुबन्त वा नामपद इति पर्यायपदं. तत्र प्रातिपदिकात् सुप्रत्ययः विहिताः. अत्र मूलविचारः सहायं करोमि. अत्र किम् इत्युक्ते, एतावत् पर्यन्तम् अस्माभिः तिङन्तरूपाणि दृष्टानि खलु, यत्र धातुतः तिङ् इति तिङ् इति भवति इति कृत्वा तिङन्तपदम् अस्माभिः दृष्टानि पदानि. तर्हि अत्र किम् इत्युक्ते, धातुतः ये प्रत्ययाः विहिताः ते तु तिङ् कृत्वा भवितुम् अर्हन्ति इत्यपि अस्माभिः दृष्टं खलु. धातुतः यः प्रत्ययः विहितः भवति तिङ् वा कृत्वा भवितुम् अर्हति. अनन्तरं किम् अस्ति, तर्हि धातु इति वयं कथं जानीमः? धातु इति अपि औपदेशिकधातुपाठे दत्ताः सर्वे तु धातवः सन्ति, तत्र दत्ताः धातुपाठे. अनन्तरं किम् अस्ति अस्माकं सनाद्यन्तदातवः इत्यपि अन्यत् सूत्रमस्ति, येन केचन प्रत्ययाः सन्ति अति किम् अस्ति औपदेशिकदातवः न सन्ति किन्तु अस्माभिः निर्मीयते नूतनदातवः. उदाहरणार्थं पश्यामः चेत् णिच् प्रत्ययः प्रेरणार्थे णिच्, अनन्तरं कर्मण्यर्थे यक् प्रत्ययः भूत्वा वयम् अस्माभिः नूतनप्रत्ययः निर्मी क्षम्यतां तद् नास्ति सनन्त धातुः इति अस्माभिः नूतनधातुः निर्मीयते. तर्हि वयं धातुः कः इति जानीमः, अनन्तरं तस्मात् प्राक् तिङ् प्रत्ययः विहितः भवन्ति नो चेत् कृत् प्रत्ययः विहितः भवन्ति इति एतावत्पर्यन्तं दृष्टवन्तः. अधुना वयं सुबन्तम् इति चिन्तयामः चेत् सुबन्त सुप्रत्ययस्य पूर्वं यत् भवति तत्तु प्रातिपदिकम् इति संज्ञा भवति चेतेव सुप्रत्ययस्य आदौ भवितुमर्हति. किमर्थम् इत्युक्ते प्रातिपदिकात् इति पञ्चमी विभक्तिः अस्ति, तर्हि प्रातिपदिकात् अनन्तरमेव सुप्रत्ययः विधीयन्ते. विपरीतक्रमेण पश्यामः चेत् सुप्रत्ययानाम् आदौ यत् अस्ति तत्तु पूर्वं यत् अस्ति तत्तु प्रातिपदिकसंज्ञा भवतु इत्युक्ते ते एव आगन्तुं शक्यते, अन्यपदानि तत्र सुप्रत्ययानाम् आदौ न विदधातुं शक्यते अस्माभिः इति अर्थांशः. धातु प्लस् तिङ् नो चेत् धातु प्लस् कृत् इति आयाति. अनन्तरं सुप्रत्ययानां कृते तु प्रातिपदिकं योगः सुप् इति भवति. अग्रेपि पठति किं भगिनि अरुणा भगिनि? सुप्रत्ययाः सङ्ख्याः एकविंशति, ते च एते सु स्वौ सु औजस् आम् औज षष् थाभ्यां भिस् नेभ्यां भिस् षष्ठाभ्यां भिस् नेभ्यां भ्यस् नसिभ्यां भ्यस् नसे ओस् आं न्योस् सुप् तिङन्तप्रत्य सु तिप्तस्जि तदा एव एकविंशति प्रत्ययाः सुप्रत्ययः भवन्ति इति. तर्हि सर्वे तु सूत्रे तु एकविंशतिः दत्तः किन्तु अस्माभिः किं कर्तव्यं त्रीणि त्रीणि त्रीणि इति संयोज्य करणीयं विभागं कृत्वा करणीयं. तस्य कृते अन्यत् सूत्रमस्ति किमर्थं त्रीणि त्रीणि इति वक्तव्यं स्वीकरणीयम् इति एकवचने द्विवचने बहुवचने इति अन्यसूत्रम् इति अन्यसूत्रं तद् कार्यं ददाति. अधुना प्रातिपदिकसंज्ञा कथं कुत्र सिद्धा इति अग्रे अवलोकयामः. प्रातिपदिकविद्या विधायकसूत्रद्वयम् अस्ति, परिभाषा च एका. आं भगिनि, यत्किमपि शब्दम् आदौ उपविश्य आदौ स्वीकृत्य अनन्तरं सुप्रत्यये अस्माभिः योजयितुं न शक्यते. तर्हि प्रातिपदिकाः इति प्रातिपदिकम् इति वदामः चेत् केषां नामकरणं संज्ञा प्रातिपदिकसंज्ञा भवति इति अस्माभिः ज्ञातव्यम् इति कृत्वा अग्रे प्रातिपदिकस्य कृते ये सूत्राणि विरचितानि पाणिनिना ते अधः दत्तानि. अस्तु, तर्हि कस्य भगिनि मणिमहोदय भगिनि अत्र अष्टाध्याय्यां परिभाषासूत्रम् इति वयं पश्यामः. परिभाषासूत्रं भिन्नं किन्तु अत्र परिभाषा इति भिन्नम् इत्युक्ते अत्र सत्यं भगिनि, परिभाषेन्तु शेखरः इत्यस्मात् इत्यस्मिन् ग्रन्थे ये नागेशभट्टेन इति मन्ये तेन किम् इत्युक्ते अनेके परिभाषाः सङ्गृहीताः व्याकरणलोके ये परिभाषाः किं व्याख्यज्ञैः अवगम्य मन्यन्ते ते सर्वे उल्लिखिताः सन्ति, अत एव परिभाषा इति नाम तेषामेव परिभाषा इति नामकरणम् अस्ति. अनन्तरं पाणिनिः अष्टाध्यायीसूत्रे ये सूत्राणि सहायं कुर्वन्ति साक्षात् कार्यं तेन न विधीयन्ते का विधीयते, किन्तु केवलम् अन्यविधिसूत्रस्य कृते सहायं करोति, तेषां नामकरणं परिभाषासूत्रम् इति. इत्युक्ते अत्र भेदः तु अस्ति एव, निश्चयेन भेदः अस्ति. अत्र दत्तमस्ति परिभाषा, किन्तु अष्टाध्याय्यां परिभाषासूत्राणि सन्ति, यथा भवती उक्तवती विधिसूत्रस्य कृते सहायार्थम्. उदाहरणार्थम् एन विधिस्तदन्तस्य इति अलौन्त्यस्य इति सूत्राणि तु, एतानि सूत्राणि तु साक्षात् कुत्रचित् अपि कार्यं न करोति, किन्तु अन्यसूत्रं विधिसूत्रं सहायं करोति इति कृत्वा तेषां तु नामकरणं परिभाषासूत्रमिति. अस्माकं तु अष्टाध्यायीसूत्राणि यानि सन्ति तेषां तु षट्सु अस्माभिः विभागं कर्तुं शक्यते, संज्ञासूत्राणि, विधिसूत्राणि, अधिकारसूत्राणि, अधिदेशसूत्राणि, परिभाषासूत्राणि, नियमसूत्राणि. तर्हि एषु अन्यतमः अस्ति परिभाषासूत्राणि इति. तस्य सूत्रं दृष्ट्वा तस्य कार्यं किम् इति दृष्ट्वा अस्माभिः वक्तुं शक्यते, यदि सहायं करोति साक्षात् कार्यं न विदधाति किन्तु सहायं करोति चेत् तस्य नाम परिभाषा इति वयम् अस्माभिः मन्तव्यम्. किन्तु अन्यत् ग्रन्थमस्ति यस्मात् परिभाषा अस्माभिः पठितुं शक्यते, नागेशभट्टस्य परिभाषेन्द्रशेखरः इति भगिनी. एकः प्रश्नः, औट् षस् मध्ये या सन्धिः अस्ति षष्ठोटि इति सूत्रेण भवति, षकारस्य छकार भवति? आम् इति मन्ये भगिनि. अस्तु अस्तु, अग्रे मणिमहोदय पठति. प्रातिपदिक उदायकसूत्रे द्वे अर्थवत् अर्थवत्तधातुरप्रत्ययः प्रातिपदिकम्. अर्थवत् शब्दस्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति. अर्थः अस्य अस्ति इति अर्थवत् मधुः प्रत्ययः, न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, हञ्च तत्पुरुषः. अर्थवत् प्रथमान्तम्, अधातुः प्रथमान्तम्, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्, अनेकपदम् इदं सूत्रं. सूत्रं स्वयं पूर्णम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्. सूत्रं वदति एकशब्दस्वरूपम् अस्ति तत् अर्थवत् भवति, तत्समये धातु नास्ति प्रत्ययः नास्ति इति वदति, तत् तत् शब्दमेव प्रातिपदिकसंहिता भवति इति. अत्र प्रत्ययं प्रत्ययन्तम् अपि नास्ति, तस्य पदमेव प्रातिपदिकसंहिता भवति इति वदति. मधुप्रत्ययः अर्थवत् मधुप्रत्ययः, न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्च तत्पुरुषः इति वदति. अनन्तरम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकं सर्वे प्रथमान्तं, तत्सूत्रम् अनेकपदं भवति. सूत्रं स्वयं पूर्णम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति. पठामि महोदय. अत्र किम् इत्युक्ते, निश्चयेन महोदय एकनिमिषम्, अत्र किम् इत्युक्ते यः प्रातिपदिकसंज्ञा विदधातुं कानिचन सूत्राणि सन्ति, प्रथमसूत्रमस्ति अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति. इत्युक्ते कस्य प्रातिपदिकसंज्ञा भवति इति वदामः चेत् यत् अर्थवत् भवति तस्य अर्थं भवति, अनन्तरं यत्किमपि शब्दं स्वीकृत्य अस्माभिः किमस्ति प्रातिपदिकम् इति संज्ञा दातुं न शक्यते, किन्तु तस्य तु अर्थः भवतु संस्कृतभाषायाम् इति नियमः अस्ति. अनन्तरं धातुः अपि नास्ति, प्रत्ययः साक्षात् प्रत्ययः, सुप् इति प्रत्ययः वयं प्रातिपदिक प्रातिपदिकम् इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते सुप् इति प्रत्ययः अस्ति. अनन्तरं प्रत्ययान्तमपि प्रातिपदिकसंज्ञा अनेन सूत्रेण न प्राप्नोति. तर्हि किं किम् अस्ति अर्थवत् अधातु अप्रत्ययः, अनन्तरम् अप्रत्ययः इत्यनेन प्रत्ययः इत्यस्यापि ग्रहणं भवति, अनन्तरं प्रत्ययान्तम् इत्यस्यापि ग्रहणं भवति इति अग्रे उक्तमस्ति महोदयेन. तर्हि तदर्थमेव अत्र वाक्यमस्ति अर्थवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययं प्रथमान्तं प्रातिपदिकं किमस्ति ओ अत्र अत्र प्रथमवाक्यमस्ति अर्थवत् शब्दरूपं यद् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति इति उक्तमस्ति. किम् इत्युक्ते अधिकतया तु संस्कृतभाषायां धातुतः एव पदानि शब्दाः उत्पादितानि. तर्हि अधिकतया पश्यामः चेत् सर्वे अनेन सूत्रेण प्रातिपदिकसंज्ञा ये शब्दाः प्राप्नोति प्रातिपदिकसंज्ञा प्राप्नोति ते तु बहु न्यूनाः एव विरलाः एव इति उक्तमस्ति. अत्र अष्टाध्यायी डाट् काम् इति तत्र गत्वा पश्यामः चेत् उदाहरणार्थं पुरुष इति शब्दः धातुतः नास्ति, साक्षात् तु अर्थवद् अस्ति. तर्हि तस्य तु प्रातिपदिकसंज्ञा अनेन सूत्रेण. अग्रिमपङ्क्तिमपि पठतु महोदय. पठामि वा? अस्मिन् सूत्रे वस्तुतः अप्रत्ययः पदस्य द्विवारम् आवृत्तिः. अप्रत्ययस्य अप्रत्ययः अप्रत्ययः प्रथमवारं प्रत्ययं न स्यात् इत्यर्थः, द्विवारं प्रत्ययान्तं न स्यात् इत्यर्थः. तत्र प्रत्ययग्रहणे तदन्ताग्रह्या परिभाषा त्रिंशत् त्रि अधिकविंशति इति परिभाषा तदन्तविधिः भवति. अनेन प्रत्ययान्तम् इत्यर्थं निष्पन्नः. अत्र समयाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति, परिभाषा सप्त अधिकविंशतिः इत्यनया परिभाषा तदन्तविधिः प्रतिषेधः न भवति. यतोहि प्रत्ययः विशेष्य सुप्तिङ्कृत इत्यादीनां समिका इति प्रसङ्गो नास्ति. अनया परिभाषया समिकासूत्रेण यदा प्रत्ययनामकरणं भवति तदा सा समिका केवलं प्रत्ययस्य न तदन्तस्य. अत्र किं दत्तमस्ति चेत् आप्रत्ययः सूत्रे आप्रत्ययादि एकवारमेव दत्तं, परन्तु द्विवारं स्वीकरणीयम् इति अत्र दत्तम्. आप्रत्ययः प्रथम आप्रत्ययः आप्रत्ययस्य अर्थः प्रत्ययः नास् इति अर्थः, द्वितीयवारं प्रत्ययान्तं न इति अर्थः. प्रत्ययः प्रत्ययान्तं कथं भवति इति इत्युक्ते तदन्तस्य विधिः इति सूत्रेण द्वितीयवारं प्रत्ययन्तः भवति इति. तदेव प्रत्ययग्रहणे तदन्तग्रह्या इति सूत्रमेव तदर्थं वदति. अतः अप्रत्ययान्तं इत्यतः अपि स्वीकरणीयम्. अनन्तरं समयाब्दौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति तस्य अन्यसूत्रं वदति. अत्र अत्र विधिः भवति प्रत्ययः विशेष्य सुप्तिं कृते समिकादिप्रसङ्गः नास्ति इति. द्वितीयसूत्रस्य सहायेन परिभाषा तदा प्रत्ययग्रहणं भवति, तदा सम्यक् प्रत्ययः न भवति इति तदन्तस्य इति, प्रत्ययान्तं न स्वीकरणीयम् इति द्वितीयसूत्रेण दत्तं महोदय. अत्र कोष्टके अस्ति खलु ब्रेसस् मध्ये यद् दत्तमस्ति तत्तु विषयान्तरम् अस्ति, तस्मिन् विषये अनन्तरं वदामि. प्रथमं किमस्ति इत्युक्ते महोदयेन यथा उक्तम् अप्रत्ययः इति द्विवारं स्वीकरणीयम् अस्माभिः. यद्यपि सूत्रे एकवारमेव दत्तं किन्तु अस्माभिः तु द्विवारं स्वीकरणीयं. किमर्थम् इत्युक्ते अप्रत्ययः इति वदनेन सः साक्षात् प्रत्ययस्य ग्रहणं भवति. किम् इत्युक्ते सुप् इति शब्दः यत् अस्ति तस्य तु प्रातिपदिकसंज्ञा न भवितुमर्हति. किमर्थम् इत्युक्ते सुप् इति प्रत्ययः अस्ति इति कृत्वा तस्य प्रातिपदिकसंज्ञा न भवति इति प्रथमबिन्दुः. द्वितीयबिन्दुः किम् अस्ति, रामः इति शब्दः अस्ति, तस्य अनन्तरं पुनः सुप् इति न योजनीयं भवति. किमर्थम् इत्युक्ते रामः इति पदं साक्षात् तदपि तत्तु सुबन्तम् अस्ति इति कृत्वा सुब् एकवा सुबन्तस्य पुनः अग्रे तु सुबन्तस्य प्रातिपदिकसंज्ञा न भवितुम् अर्हति इति सूत्रस्य द्वितीय अप्रत्ययः इत्यस्य आशयः. इत्युक्ते किमर्थं तथा वदामः इत्युक्ते कथं तथा वक्तुं शक्यते इत्युक्ते एकं सूत्रमस्ति खलु, सुपरिचितसूत्रमस्ति अस्माकं हुष्णोः साधुधातुकी इति, स्मरन्ति किम्? अनेन हु धातोः अनन्तरं श्नु प्रत्यान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने यन् आदेशः भवति इति पूर्वम् अस्माभिः दृष्टं सार्वधातुके प्रत्यये परे इति सूत्रस्य सारांशः. अत्र तु सूत्रे तु श्नु इत्येव दत्तमस्ति, किन्तु अस्माभिः यत् मन्तव्यं श्नु इति प्रत्यान्तस्य प्रत्ययः यस्य अन्ते अस्ति तस्य ग्रहणम् इति पूर्वं पठितवन्तः खलु. कथं भवति तथा इत्युक्ते एतत् विधिसूत्रमस्ति, तर्हि यत्र विधिसूत्रमस्ति तत्र यदि भवन्तः प्रत्ययं पश्यति चेत् प्रत्ययः उक्तः चेत् तस्य तु प्रत्यान्तस्य ग्रहणमपि भवति. तत्र केन सूत्रेण केन परिभाषया इत्युक्ते प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया यदि विधिसूत्रमिति मन्तव्यं स्मर्तव्यं, विधिसूत्रे प्रत्ययः उक्तः अस्ति चेत् प्रत्यान्ताः अपि तत्र ग्राह्याः इति इति मूलविषयः. तर्हि अप्रत्ययः इति वदनेन द्वयोः अपि ग्रहणं, साक्षात् प्रत्ययस्य ग्रहणम् अनन्तरं प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया प्रत्यान्तानामपि ग्रहणं भवति इति सूत्रस्य सारांशः अस्ति. अर्थवद् भवतु, अनन्तरम् अधातुः यत् यः शब्दः धातुः नास्ति, प्रत्ययः नास्ति, अनन्तरं प्रत्यान्तमपि नास्ति तस्य प्रातिपदिकसंज्ञा इति. तत्तु प्रथमम् अस्माकं मूलविषयः अस्ति. अनन्तरं महोदयेन कर्ड् तत्र ब्रिगस् मध्ये दत्तमस्ति, तस्य विवरणम् आवश्यकं चेत् तत् वदामि. तत्र विषान्तरमस्ति, किमित्युक्ते अत्र संज्ञासूत्रमस्ति. उदाहरणार्थं स्वौज समौट् इति उक्तमस्ति खलु, संज्ञासूत्रमस्ति, नो चेत् किं तादृशसंज्ञासूत्रं यत्र संज्ञासूत्रं वर्तते तत्र यदि सु औजस् इति उक्तमस्ति, तत्र सु औजस् इति लस्य इति क्षम्यतां, तत्र तु प्रातिपदिकात् सु औजस् इति अनुवृत्तिः आयाति. तर्हि प्रातिपदिकात् यदि वयं सु औजस् इति स्वीकुर्मः चेत् सु प्रत्यान्तमपि आगच्छति वा इति प्रश्नः उदेति खलु. अत्रापि सु इति उक्तमस्ति, सु इति प्रत्ययः, तर्हि सु इति अत्र संज्ञासूत्रं यत् अस्ति तत्र सु इति वदनेन प्रत्यान्ताः न ग्राह्याः, केवलं सुप्रत्ययस्य एव ग्रहणं भवति. किमर्थम् इति पृच्छामः चेत् तदर्थम् अन्या परिभाषा अस्ति, संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति. यत्र संज्ञासूत्राणि सन्ति, संज्ञा उच्यते, तत्र तु यदि प्रत्ययः तत्र वर्तते चेत् तस्य तु साक्षात् प्रत्ययस्य एव ग्रहणं, तदन्ताः न गृह्यन्ते इति उक्तम् इति सारांशः अस्य वाक्यस्य. प्रश्नः संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं, यत्र संज्ञासूत्रम् अस्ति तत्र सुप्रत्ययस्य प्रत्ययन्तं स्वीकरणीयम् इति वा संज्ञासूत्रमस्ति चेत्, अत्र तु संज्ञासूत्रमस्ति खलु. संज्ञासूत्रं किं वदति, सुऔजस् अमौट् इति सूत्र इति प्रत्ययः प्रातिपदिकात् अनन्तरं भवतु इति सूत्रं वदति. तत्तु एते सर्वे प्रत्ययाः इति सुप्रत्ययाः इति वदति, तर्हि एते सर्वे सुप्रत्ययाः इति संज्ञासूत्रमस्ति खलु. तर्हि संज्ञासूत्रस्य यदि वयम् अत्र तु सु इति शब्दः अस्ति खलु, तर्हि सु इति वदनेन सुप् प्रत्ययः यत्र विधीयते, उदाहरणं तु रामः इत्यपि सु अस्ति अस्ति तत्र अन्ते तु सु अस्ति, किन्तु रामः इति शब्दस्य ग्रहणम् अत्र नास्ति, केवलं साक्षात् सु इति यत् अस्ति शब्दः तस्य एव ग्रहणम्. भगिनि अत्र किं संज्ञासूत्रं विधिसूत्रम् अनयोः यत्र विधिसूत्रमस्ति तत्र प्रत्ययः अस्ति चेत् तदन्तः अपि ग्राह्यः, किन्तु यत्र संज्ञासूत्रं वर्तते तत्र यदि प्रत्ययस्य नामकरणं तत्र भवति चेत् तत्र तु केवलं प्रत्ययस्य एव ग्रहणम्. भगिनि अत्र अप्रत्यय इति एक एव अस्ति सूत्रे. किमर्थं द्विवारं स्वीकरणीयम् इत्युक्ते तस्य विवरणम् अग्रे उक्तम् अस्ति, प्रत्ययग्रहणे तदन्ताः अपि ग्राह्याः इति. अप्रत्यय इति प्रत्ययस्य ग्रहणम्, अनन्तरम् अप्रत्ययः इति पुनः अप्रत्ययः इत्यनेन प्रत्ययस्य ग्रहणं प्रत्ययान्तानामपि ग्रहणं भवति. अप्रत्ययान्तानाम् इति न वदति, अप्रत्ययः एव वदति. किमर्थम् उदाहरणार्थम् उष्णोः सार्वधातुके तत्र तु केवलं श्नु इति एव उक्तमस्ति खलु, कुत्र उक्तमस्ति श्नु अङ्गस्य शक्नु, किन्तु वयं यदा सूत्रं प्रवर्तयामः तस्मिन् समये धातुः अस्ति, तत् प्रातिपदिकं नास्ति, किन्तु प्रत्ययान्तमस्ति खलु. उदाहरणार्थम् अहं वदामि उष्णोः सार्वधातुके तत्र चिनु इति धातुः तस्य ग्रहणं भवति खलु असंयोगपूर्वस्य उष्णोः सार्वधातु चिनु इति अङ्गस्य ग्रहणं भवति, यन्नादेशः भूत्वा चिन्वति इति भवति, किन्तु तर्हि तत्र तु श्नु इति एव उक्तमस्ति, श्नु इति प्रत्ययः अस्ति, प्रत्ययः इति एव उक्तमस्ति, किन्तु धातुतः प्रत्ययः वयं तु आं भगिनि, किन्तु उदाहरणार्थं वदामि अहं, यत्र प्रत्ययः अस्ति प्रत्ययः उक्तमस्ति चेत् प्रत्ययान्तं धातुप्रत्ययः वा किमस्ति सुप्रत्ययः वा प्रातिपदिकप्रत्ययः वा भवतु, किन्तु प्रत्ययः इति यत्र प्रत्ययस्य सूचना अस्ति विधिसूत्रे तस्तेन किम् अवगम्यते इत्युक्ते प्रत्ययान्तानामपि तत्र ग्रहणं भवतु इति अवगम्यते. तथा एव अत्रापि यत्र अदा अप्रत्ययः इति उक्तमस्ति तेन अप्रत्यान्ताः इति मन्तव्यम्, अप्रत्ययः अनन्तरम् अप्रत्यान्ताः इत्यपि मन्तव्यम्. अनेन परिभाषया प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया. अस्तु, एतत्तु प्रातिपदिकस्य संज्ञासूत्रमस्ति किन्तु प्रत्ययस्य संज्ञासूत्रं नास्ति खलु, तर्हि प्रत्ययं न वदति, प्रातिपदिकं प्रातिपदिकस्य कृते संज्ञा अस्ति, किन्तु प्रत्यय अप्रत्ययः इति उक्तमस्ति चेत् तत्र तु अप्रत्यान्ताः इति मन्तव्यम्. यत्र प्रातिपदिकस्य संज्ञा भवति यत्र प्रत्ययस्य संज्ञासूत्रं भवति तत्र प्रत्ययः उक्तं चेत् केवलं प्रत्ययस्य एव सूचना अस्ति. अभेदः अवगतः खलु, संशयः अस्ति किं कस्यापि? भगिनि अत्र स्पष्टं नास्ति संज्ञाविधौ संज्ञाविधि संज्ञासूत्रं यत् अस्ति तदेव उक्तवती खलु, अधुना सु औजस् इति अस्ति. अनेन उदाहरण सु औजस् इति अस्ति, तर्हि तत्र वयं प्रष्टुं शक्यते किम् अत्र सु औजस् प्रातिपदिकात् सु औजस् इति उक्तं, सु औजस् इति संज्ञासूत्रमस्ति, अत्र सु इति वदनेन रामः इत्यस्य ग्रहणं भवति किम्? न भवति, केवलं सु इत्यस्य सुप्रत्ययः इति अवगन्तव्यं, केवलं सु इति शब्दः. यद्यपि रामः इति शब्दे सु तु अन्तर्गतमस्ति, अन्ते अस्ति खलु, अन्तर्गतमस्ति अन्ते अस्ति, तथापि सु इति वदनेन रामः इति न गृह्यते, केवलं सु. किन्तु विपरीतक्रमेण पश्यामः यत्र वयम् अस्माभिः एतावत्पर्यन्तं प्रातिपदिकस्य कृते अस्माभिः सूत्राणि न द्रष्टव्य यानि, अतः एव अहं धातोः यत् विषये वयं पूर्वं पठितवन्तः तत् उपयुज्य वदामि. किमर्थमित्युक्ते तत्तु परिचितसूत्रमस्ति खलु, तर्हि उष्णोः सार्वधातुके अत्र किं चिनु अङ्गस्य ग्रहणमस्ति किं? तत्र उष्णोः सार्वधातुके इति सूत्रे उष्णु इत्येव दत्तमस्ति, किन्तु वयं चिनु इति पदं यत्र स्वीकुर्मः चिनु इति अङ्गं तस्यापि ग्रहणं भवति अस्मिन् सूत्रे. किमर्थं श्नु प्रत्यान्तम् अङ्गमस्ति इति कृत्वा तस्य ग्रहणं भवति? तथा यत्र विधिसूत्रम् अस्ति तत्र प्रत्ययः उक्तः चेत् तदन्तस्य अपि ग्रहणं भवति, प्रत्ययान्तस्य ग्रहणम्. किन्तु संज्ञासूत्रं यत् वर्तते तत्र केवलं प्रत्ययः उक्तमस्ति चेत्, सुप्रत्ययः इति उक्तमस्ति चेत् तत्र तु केवलं प्रत्ययस्य शब्द साक्षात् प्रत्ययस्य एव ग्रहणमस्ति. तत्र सर्वे सुबन्धानां तत्र प्रयुक्तुं न शक्यते, सुप्रत्ययः इति नामकरणं न भवति. अत्र तु केवलं सु इत्यस्य सुप्रत्ययः इति संज्ञा, रामः इत्यस्य सुप्रत्ययः इति न वक्तुं शक्यते. अस्तु अस्तु अग्रे अहमस्मि भगिनि. पठतु पुष्पा भगिनि. अनेन सूत्रेण अनेन सूत्रेण संस्कृतभाषायां यत् किमपि शब्दस्वरूपम् अर्थवत् अस्ति, परन्तु धातुभिन्नं प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च तत् प्रातिपदिकम्. यत्र व्युत्पत्तिप्रक्रिया नास्ति, यत्र प्रकृतिप्रत्ययः सम्बन्धः नास्ति, अतः प्रत्ययान्तं नास्ति. तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा. यत्र व्युत्पत्तिप्रक्रिया अस्ति, प्रकृति अस्ति यस्या प्रत्ययः विहितः, तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा कृत्तद्दितसमासश्च अतः अत्र न प्रातिपदिकसंज्ञा कृत्तद्दितसमासाश्च अतः अत्र मार्गद्वयम् अस्ति. अव्युत्पन्नशब्दानां व्युत्पन्नशब्दानां च. अत्र अनेन सूत्रेण संस्कृतभाषायां यत्किमपि शब्दस्वरूपम् अर्थवत् अस्ति, परन्तु धातुभिन्नः, एतदेव पठामः न, प्रत्ययान्तभिन्नः भिन्नं च तत् प्रातिपदिकं. तत् इदानीं वक्तुं न, यत्र व्युत्पत्तिप्रक्रिया नास्ति, यत्र प्रकृतिप्रत्ययः सम्बन्धः नास्ति, अतः प्रत्ययान्तं नास्ति. तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा. अस्तु तर्हि विधद्वयं भवति, एकविधम् अस्ति ये अस्माभिः उत्पन्नप्रातिपदिकं, तत्तु अग्रिमसूत्रं ददाति तस्य प्रातिपदिकसंज्ञा. किन्तु प्रकृतौ एव केचनाः शब्दाः सन्ति ये अर्थवन्तः सन्ति. उदाहरणार्थं पुरुषः, गजः, काकः, तत्र तु नाम तु साक्षात् तस्य नाम, प्रकृतौ एव तस्य नाम तथा अस्ति. अन्यपदात् तस्य उत्पन्नशब्दः नास्ति इति. उदाहरणार्थं वदामि, अधुना पुष्पा इति अस्ति, प्रायः तत् उत्पन्नपदं, तस्य तु एव अन्यधातुतः वा अन्य नामपदात् वा आगच्छति खलु. किन्तु केचन शब्दाः सन्ति साक्षात् प्रकृतौ एव नाम अस्ति. रामः इति पदं रमति इत्यस्मत् रं धातुतः आयाति, तर्हि रामः इति पदं राम इति शब्दस्य प्रातिपदिकसंज्ञा नास्ति, अनेन सूत्रेण नास्ति, किन्तु अन्यत् सूत्रमस्ति अग्रिमसूत्रं, तेन भवति. अत्र तु रामेश इति शब्दस्य प्रातिपदिकसंज्ञा न भवितुमर्हति. किमर्थं? रं धातुतः राम इति शब्दः उत्पन्नः इति कृत्वा तस्य अर्थवत् धातु अप्रत्यय प्रातिपदिकम् इति सूत्रेण तस्य प्रातिपदिकसंज्ञा नास्ति राम इति शब्दस्य. किन्तु पुरुषशब्दः, गजः शब्दः, काकः शब्दः, एते शब्दाः तु प्रकृतौ एव नामपदानि सन्ति, तेषां तु अर्थवत् सन्ति. गज इति वदामि चेत् अवगच्छन्ति गज इति किम् इति, पुरुष इति वदामि चेत् अवगच्छन्ति खलु अर्थम् अर्थस्य तस्य. अधातुः धातुः नास्ति, अनन्तरं अप्रत्ययः नास्ति, प्रत्ययान्तमपि नास्ति गज इति पदस्य. तर्हि तेषां प्रातिपदिकसंज्ञा अनेन सूत्रेण विधीयते. प्रकृतिप्रत्ययः इति वदनेन प्रकृतिप्रत्ययः सम्बन्धः नास्ति तद् प्रत्ययस्य सम्बन्धः नास्ति, प्रतियोजयित्वा तस्य नाम उत्पन्नं न भवति. उदाहरणार्थं वदामः चालकः इति अस्ति, चल् धातुतः आयाति चालकः, मूल् प्रत्ययः अस्ति खलु. तर्हि तस्य तु प्रत्ययस्य योजनेन नूतनप्रातिपदिकं निष्पन्नं चालकः, तस्यपि सुप्रत्ययः भवन्ति, चालकः चालकौ चालकाः चालकस्य चालकयोः इति आयान्ति. किन्तु प्रातिपदिकसंज्ञा अनेन सूत्रेण नास्ति. तर्हि एतत् साक्षात् नामपदम् एतस्ति प्रत्ययः. आं प्रकृतिप्रत्ययः इत्युक्ते तत्र नूल् इति प्रकृतिप्रत्ययः अस्ति. तर्हि प्रकृतियोगः प्रत्ययः योजनेन न लब्धः खलु. गजः इति पुष्पम् इति तत्तु पुष्पम् इति पदमस्ति प्रायः पुष्पमिव इति कृत्वा पुष्पा इति भवितुमर्हति खलु. तर्हि पुष्पम् इति पदस्य तथैव स्त्रियां पुष्पा इति आगच्छति. स्त्रियाम् इति नास्ति, प्रायः यस्य पुष्पगुणः अस्ति इति कृत्वा यस्मिन् अस्ति यस्याम् अस्ति सा पुष्पा इति भवितुमर्हति, तथा भवितुमर्हति. किन्तु साक्षात् तु पुष्पम् इति अस्ति. पुष्प इति तत् पदं तु पुष्प इति पदस्य अस्ति प्रातिपदिकसंज्ञा. किमर्थमित्युक्ते पुष्प इति वदामि चेत् साक्षात् प्रकृति नामपदमस्ति. प्रकृतौ नामपदे प्रतियोजनेन नास्ति कोऽपि पुष्पम् अस्ति तस्य कारणेन प्रकृतिप्रत्यय इति प्रकृतिप्रत्ययः इति वदनेन इत्युक्ते प्रकृति प्लस् प्रत्ययः सम्बन्धः नास्ति खलु. तत्र प्रत्ययः नास्ति, केवलं पुष्प इति शब्दस्य प्रत्ययः नास्ति तत्र, केवलं प्रकृतिरूपम् अस्ति तत्र, प्रत्यान्तं नास्ति इति तेषां नामकरणं प्रातिपदिक इति संज्ञा अनेन सूत्रेण भवति इति. भगिनी अग्रे पठ. भगिनी अहं शब्दकोशं दृष्टवती, अत्र दिवादिगणे पुष्प्यति इति क्रियापदमस्ति. पुष्प इति धातुः अत्र पुष्प इति धातुः अस्ति, पुष्प्यति इति लट्लकाररूपं दिवादिगणे अस्ति. तत्र पुष्पम् इति वदामश्चेत् पुष्प धातुतः अच् प्रत्ययस्य योजनेन प्रायः अहं तु सम्यक् न जानामि, प्रायः पुष्पं तथा स्यात्. किन्तु गजः इति स्वीकुर्मः किमित्युक्ते तदेव उक्तवती, संस्कृतभाषायाम् अधिकतया ये पदाः पदानि सन्ति सर्वे तु धातुतः एव आयान्ति. केचनः ये विरलाः एव सन्ति ये साक्षात् प्रकृतौ एव नामपदं भवति. उदाहरणं प्रायः गजः पश्यतु भगिनि, गजः इत्यस्य किमपि धातुः अस्ति किम्, अन्यरूपम् अस्ति किम् इति. पुरुषः इति उक्तवती खलु, पुरुषः इत्यस्य प्रकृतमेव भगिनि. अहं मम एकः प्रश्नः अस्ति, अत्र संस्कृतभाषायां सर्वाणि पदानि धातुतः न आगतानि वा? तत्र साक्षात् केचन सन्ति, यदा पुरुषः इति अस्ति खलु, तत्तु साक्षात् एव नामपदमस्ति. प्रायः सूर्य अपि अहं न जाने तस्य किमपि उत्पन्नपदमस्ति किं, नदी उदाहरणं दत्तवान्. तत्र गते सप्ताहे भवती एव उक्तवती टाप् इति प्रत्ययः स्त्रीप्रत्ययः, तत्र पुष्पा इति प्रत्ययस्य कार्यं नास्ति अत्र. स्त्रीप्रत्ययं नदी इति किमर्थं न वदामि चेत् स्त्रीप्रत्ययं योजयित्वा एव नदीशब्दः उत्पन्नः, तर्हि तद् वयं न स्वीकुर्मः. अहं किं वक्तुम् इच्छामि इत्युक्ते पुष्पा इति स्त्रीलि पदमस्ति, पुष्पा इत्यस्मिन् पदे टाप् इति प्रत्ययः अस्ति, तत्र पुष्प इति धातुः अपि च अच् प्रत्ययः टाप् प्रत्ययः तथा पुष्पा इति नाम भगिनि अहं दृष्टवती अतः वदामि. ओ एवं किम्, अस्तु भगिनि धन्यवादः. तावदेव अस्तु. अत्र अनेन सूत्रेण प्रातिपदिक यत्र व्युत्पत्तिप्रक्रिया अस्ति, प्रकृति अस्ति यस्या, प्रत्ययः विहितः तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा तत्तु कृत् तद्धितसमासाश्च तद् ब्राकेट् दीयते कथं प्रातिपदिकसंज्ञा इति वदनेन न अन्यत् सूत्रम् अस्ति एषाम् अनन्तरं प्राति प्रत्ययस्य योजनात् अनन्तरं यस्य नामकरणं प्रातिपदिकसंज्ञा वर्तते तस्य तु अन्यत् सूत्रं वदति अनन्तरं यत् सूत्रमस्ति तद् वदति धन्यवादः भगिनि अतः मार्गद्वयम् अस्ति अधुना अव्युत्पन्नानां कृते शब्दानां कृते प्रथमसूत्रमस्ति अर्थवतधातोप्रत्ययः प्रातिपदिकम् इति सूत्रं व्युत्पन्नानां शब्दानां कृते अग्रिमसूत्रं सरला भगिनी पठति किं भगिनि अस्तु द्वित्तसमासश्च प्रथमाध्यायस्य द्वितीयपादे षष्ठचतुर्थसूत्रं कृदन्ता तद् तान्ता समासा च अपि प्रातिपदिकसंज्ञका तिच्च तदुत्तश्च समासश्च कृतदुत्तसमासाः इतरेतरद्वयः कृतदुत्तसमासाः प्रथमान्तं च अव्ययपदं द्विपदं सूत्रम् अर्थवद्धातुरप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयो अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृतदुत्तसमासा च प्रातिपदिकानि अत्र सूत्रं दत्तवन्ती यदा वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः शब्दानां निर्माणं द्वि प्रकाराः सन्ति एकमस्ति उत्पन्नशब्दानां द्वितीयमस्ति व्युत्पन्नशब्दानां निर्माणं यदि व्युत्पन्नशब्दस्य निर्माणम् अस्ति तत्र सूत्रम् अस्ति कृत्तद्युतसमासश्च कृदन्ता तद्तान्ता समासः कृदन्ता इति यत् धातुतविहित कृत् शब्द इति कृदन्त अस्ति तद्युत धातो भिन्न ये शब्दाः सन्ति ते तस्य अन्ते तद्युत प्रत्यय आगच्छति समासः सुबन्तसुबन्तयोः योजनेन ये समासः अस्ति तस्मात् यदि प्रातिपदिकसंज्ञा निर्माणं भवति तस्मात् वयं व्युत्पन्नशब्दः प्राप्नुमः इति कृतसमासः वदति अर्थवन्तः यत् शब्दे अर्थमस्ति तस्य अर्थवन्तशब्दः कृदन्तसमासा च ते तस्यां स्वभावः अस्ति कृदन्त तदन्त वा समासः अस्ति ते च प्रातिपदिकानि तस्मात् प्रातिपदिकं संज्ञा आगच्छति साधु अस्तु अनेन सूत्रेण धातुतकृत् प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकं कृदन्तं द्वितीयं धातुभिन्नप्रकृतितः प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकं तद्धितान्तं तृतीयपदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकं समासः इदानीं पुनः व्युत् उत्पन्नशब्दाः तस्य विवरणम् अस्ति ये शब्दाः धातुतः कृत् प्रत्यययोजनेन आगच्छन्ति तस्य प्रातिपदिकं यदि निर्माणं भवति तत् भवति कृदन्तं प्रातिपदिकं धातुभिन्नप्रकृतितः प्रत्यययोजनेन प्रातिपदिकं निष्पन्नं भवति तत् अस्ति तद्धितान्त प्रातिपदिकं तृतीय अस्ति यत्र पदानि समस्यन्ते यद् द्वे पदे द्वे सुबन्तपदे योजनेन नूतनपदं यत् अर्थवन्त भवति तस्य प्रातिपदिकं यदि निर्माणं भवति तत् अस्ति समासः प्रातिपदिकम् इति व्यत् उत्पन्न प्रातिपदिकानां तस्य विवरणम् अस्ति. एतत् भिन्नं भवति अव्यत् पुनः शब्दानां तत्र यदि वयं दृष्टवन्तः सूत्रमस्ति अर्थवत् धातुत प्रातिपदिकं यत् शब्दानाम् अर्थवत् अस्ति किन्तु धातु नास्ति प्रत्ययः नास्ति प्रत्ययस्य अन्तं नास्ति तत् अस्ति अर्थवत् धातु अर्थवत् धातु प्रत्ययः इति अव्युत्पत् धन्यवादः. तर्हि अहं तु अधुना दृष्टवती गजः इति पदमपि धातुतः एव आयाति, काकः इत्यपि धातुतः, वानरः इत्यपि धातुतः एव आयाति. तर्हि पुरुषः प्रायः स्यात् अन्यत् पदं वदामः चेत् अत्र किश इति पदम् अस्ति यत् वानरं सूचयति, तदपि साक्षात् अव्युत्पन्नपदमस्ति. तर्हि अव्युत्पन्नपदानि तु कानिचन एव सन्ति, तर्हि अधिकतया सर्वे अन्ये सर्वे तु उत्पन्नशब्दाः सन्ति. तर्हि तेषां कृते यथा यथा भगिन्या उक्तं कृतदिदसमासस्य समासस्य इति सूत्रेण ते तेषां प्रातिपदिकसंज्ञा भवन्ति इति. प्रश्नः नास्ति खलु, अत्र किमपि प्रश्नः अस्ति किम् इत्युक्ते अत्र अव्युत्पन्नशब्दाः तेषां कृते एकम् उदाहरणं तदेव उक्तवती खलु, पुरुष इति प्रातिपदिकम् अव्युत्पन्नशब्दः अस्ति, कीश इति अव्युत्पन्नशब्दः अस्ति, अनन्तरं कीश इति वानरस्य अन्यनाम अस्ति, अनन्तरं कपित्थ इति वानरस्य क्षम्यतां गजस्य अन्यनाम अस्ति. तर्हि एते तु अव्युत्पन्नशब्दाः इत्युक्ते तेषाम् अन्ते केवलं सुप्रत्ययस्य योजनेन नामपदं सिद्ध्यति. न न आम् सत्यं भगिनि प्रकृतौ एव धातुतः न सन्ति, साक्षात् अव्युत्पन्नशब्दः अस्ति. पुरुषः कपित्थ किश इति केचन विरलः एव सन्ति, वयम् अधिकतया यत् प्रयोज्यामहे अस्माभिः तत्तु अधिकतया तु व्युत्पन्नशब्दाः सन्ति. अस्तु अग्रे तत्र तु प्रश्नः किश किश किश इत्युक्ते वानरः इत्यस्य अन्यनाम अस्ति. अस्तु भगिनि धन्यवादः भगिनि. दीपा भगिनी अग्रे पठति खलु. दीपा भगिनि म्यूटेड् अस्ति इति मन्ये, स्टार् सिक्स् नो चेत् अन्म्यूट् कर्तुं शक्यते. इण्टर्नेट् नास्ति, न श्रूयते भगिनि. दीपा भगिनि अस्तु, नास्ति चिन्ता. लक्ष्मी भगिनी पठति. ध्येयं यत् यद्यपि अस्मिन् सूत्रे कृत् कथित इत्युक्तं तथापि कृत् प्रत्ययः कथितप्रत्ययः इत्यर्थः न इत्यर्थः न अपि तु येषां रूपाणाम् अन्ते इमे प्रत्ययाः सन्ति. वैयाकरणैः उक्तं यत् अर्धवत् इत्यस्य अनुवृत्तिः अस्ति. कृत्प्रत्ययाः कथितप्रत्ययाः स्वयं न अर्थवन्तः, यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम् अर्थवत्. अतः अस्मिन् सूत्रे कृत् इत्युक्ते कृदन्तम् अपि च तद्धित इत्युक्ते तद्धितान्तम् इति लिखितमस्ति. इत्युक्ते अत्र पूर्वं सूत्रम् अर्थवद्धातुरप्रत्ययः प्रातिपदिकमिति पूर्वसूत्रमस्ति, कृत्तद्धितसमासश्च परसूत्रमस्ति. इत्युक्ते पूर्वसूत्रात् अनुवृत्तिरूपेण अत्र अर्थवत् इति पदम् अपि च प्रातिपदिकम् अनयोः पदयोः अनुवृत्तिः अस्मिन् सूत्रे अस्ति. अत्र कृत्तद्धित इति पदद्वयम् अस्ति सूत्रे. इत्युक्ते कृत् यद्यपि कृत् तद्धित इति पदद्वयम् उक्तमस्ति, त तस्य अर्थः कः इत्युक्ते कृत्प्रत्ययः तद्धित् प्रत्ययः इति प्रत्ययानां प्रत्ययान् स्वीकर्तव्यम् इति न अर्थः. तत्र येषां रूपाणाम् अन्ते इमे प्रत्ययाः सन्ति तेषां ग्रहणं भवेत् इति अत्र इदं सूत्रं वदति. वैयाकरणैः उक्तं यत् अर्धवत् इत्यस्य अनुवृत्तिः अस्ति इत्युक्ते कृत्प्रत्ययाः तथित् प्रत्ययाः केवलं प्रातिपदिकानि एव. किमित्युक्ते यदि अर्थवत् इति न स्वीकुर्मः चेत् कृत् इति प्रत्ययस्य अपि ग्रहणं भवति खलु, तर्हि तस्य तु प्रातिपदिकसंज्ञा नास्ति. कृत् इति साक्षात् प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति न अर्हति. तद्धित इति संज्ञायाः अपि प्रातिपदिकसंज्ञा न भवितुम् अर्हति. येषाम् अन्ते तादृशप्रत्ययः तद्धितप्रत्ययाः ये सन्ति तेषां तु साक्षात् ग्रहणं न भवति, किन्तु येषां पदानाम् अन्ते कृदन्ताः ये सन्ति तद्धिदान्ताः ये सन्ति ते तु अर्थवद् सन्ति खलु इति कृत् अर्थवन्तः इति कृत् तेषां ग्रहणं तेषामेव ग्रहणं साक्षात् प्रत्ययस्य ग्रहणम् अत्र नास्ति अस्य सूत्रे. तदर्थम् अर्थवत् इति स्वीकरणीयमिति वैयाकरणानां मतम्. आं भगिनि अग्रे पठामि वा? आं भगिनि. इदमपि ध्येयं यत् अर्धवद्धातुरप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञां निषिध्यते. तदा कृत्तधितसमासाश्च इति सूत्रेण उक्तं यत् कृदन्तानि तद्धितान्तानि च प्रातिपदिकसंज्ञकानि. अतः प्रथमं सूत्रं सामान्यसूत्रं, द्वितीयं सूत्रं विशेषसूत्रं, द्वितीयं च प्रथमस्य अपवादः. अत्र किञ्चित् वदति वा? किम् इत्युक्ते इति प्रथमसूत्रं किं वदति, ये प्रत्ययान्ताः सन्ति तेषां तु निषिद्धं भवति खलु अप्रत्ययः इति उक्तमस्ति इति इत्यनेन प्रत्ययग्रहणेन तदन्ताः अपि ग्राह्यते इत्यनेन निषिध्यते अप्रत्ययः इति उक्तमस्ति. तर्हि ये प्रातिपदी प्रत्ययान्ताः सन्ति तेषां तु ग्रहणं प्रथमसूत्रेण न भवति, द्वितीयसूत्रेण एव भवति. तर्हि द्वितीयसूत्रं तस्य विशेषसूत्रमस्ति खलु. तर्हि येषाम् अन्ते कृत् सन्ति, कृत् प्रत्ययः सन्ति, येषां कृदन्तः सन्ति, अनन्तरं तद्धितान्तः ये सन्ति, समस्तपदं ये सन्ति, तेषां सर्वेषामपि ग्रहणं द्वितीयसूत्रात् एव आयाति इति कृत्वा विशेषसूत्रमस्ति. सामान्यसूत्रं प्रथमसूत्रं विशेषसूत्रम् इति महोदयेन केवलम् उक्तमस्ति. इत्युक्ते व्युत्पन्न किन्तु किमस्ति सारांशरूपेण पश्यामः चेत् व्युत्पन्नानाम् अव्युत्पन्नानां कृते प्रथमसूत्रं, व्युत्पन्नानां कृते द्वितीयसूत्रम् इति. किन्तु अत्र द्वयोः अपि पश्यामः चेत् वयं किमस्ति अग्रे पठामः वयं प्रायः अनन्तरं पश्यामः वदामि. अस्तु भगिनि, अत्र किमित्युक्ते उभयत्र अत्र नदी इति शब्दः अस्ति. नदीशब्दस्य तु स्त्री प्रत्ययः क्षम्यतां पुरुषः इति तु सत्यमस्ति, किमस्ति अव्युत्पन्नशब्दः अस्ति, किन्तु यत् तस्य तु पुरुषः इत्यस्य स्त्रीलिङ्गपदं तत्र न भवति खलु पुरुष. किन्तु यत्र यत्र स्त्री अव्युत्पन्नशब्दानां स्त्रीप्रत्ययं योजयित्वा तेषां तु प्रातिपदिकसंज्ञा प्रथमसूत्रे नायाति. किमर्थम् इत्युक्ते स्त्रीप्रत्ययः अन्ते अग्रे आयाति इति कृत्वा तेषां ग्रहणं तत्र न भवति, प्रथमसूत्रात् न भवति, साक्षात् न भवति, किन्तु भिन्नविषयः अस्ति अग्रे उक्तमस्ति. यथा कर्त्री छात्रा इत्युक्ते पदं पूर्वं पुंलिङ्गे अस्ति तदनन्तरं स्त्रीप्रत्ययस्य योजनेन स्त्रीलिङ्गपदं भवति तादृशेषु स्थितिषु. किमर्थम् इत्युक्ते अव्युत्पन्नशब्दाः इति वदामः चेदेव स्त्रीलिङ्गपदानि सर्वे तु न गृहीतव्यानि खलु. सर्वाणि स्त्रीलिङ्गपदानि तु नीप आप तादृशषड् प्रत्ययाः सन्ति तेषां योजनेन एव भवति खलु. तर्हि अव्युत्पन्नप्रत्यय शब्दः इति वदामः चेत् स्त्रीशब्दानां ग्रहणं न भवति तर्हि तस्य कृते भिन्नपरिभाषा अस्ति इति एवमेव वदामि. अस्तु भगिनि, अग्रे पठतु भगिनि. अहं पठामि वा? अन्ततः कृत्तथितसमासास्ते इति सूत्रेण समासः प्रातिपदिकसंज्ञकः, परन्तु समासः अर्धवान् अधातुः अप्रत्ययः अप्रत्ययान्तः, अतः अर्धवद्धातुरप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रातिपदिकसंज्ञा प्राप्यते. तर्हि समासः इति किमर्थम् उक्तं कृत्तद्वितसमासाश्च इति सूत्रे? आवश्यकता का? उत्तरमस्ति, अनेन एकाधिकशब्दस्वरूपैः अर्थपूर्णरूपं भवति चेत् समासः एव स्यात्, न तु वाक्यं. नो चेत् अर्धवद्धातुरप्रत्ययः प्रातिपदिकम् इति सूत्रेण रामः आपणं गच्छति इत्यस्यापि प्रातिपदिकसंज्ञा भवति स्म. अतः समासः इत्यस्य कथनेन नियमयति, रिस्ट्रिक्षन् क्रियते. इत्युक्ते अत्र कृत्तधितसमासाश्च इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा भवति. अत्र समासः समस्तपदं तु अर्थवान् अस्ति, अधातुः अस्ति, अप्रत्ययः अस्ति, अपि च अप्रत्ययान्तरूपमपि अस्ति इति कृत्वा अर्धवद्धातुरप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रातिपदिकसंज्ञां प्राप्नोति. किन्तु अत्र इतोपि किं दत्तमस्ति इत्युक्ते, अत्र रामः आपणं गच्छति इति वाक्यं स्वीकृत्य पश्यामश्चेत् सूत्रे समासः इति न इति पदं नास्ति चेत् रामः आपणं गच्छति एतत् वाक्यं सर्वम् अपि प्रातिपदिकसंज्ञां प्राप्तुं शक्नोति, तथा मा भवतु इति अत्र आशयः. अतः समासः इति पदं तस्मिन् सूत्रे योजितमस्ति, तेन समासः इत्यस्य कथनेन तत्र नियमनं करोति. अत्र किम् इत्युक्ते प्रथमसूत्रम् अर्थवत् धातु प्रत्ययः प्रातिपदिकम् इति उक्तमस्ति, जनरल् सामान्यसूत्रमस्ति. अनन्तरं द्वितीयसूत्रं अव्युत्पन्नानां कृते अस्ति इति अवगन्तुं शक्नुमः. द्वितीयसूत्रं ब्रोडर् पर्स्पेक्टिव् अस्ति, अर्थवत् धातु प्रत्ययः प्रातिपदिकम् इति. अनन्तरं किं कृत् तद्धितसमासः इति सूत्रे कृत् तद्धित इति ग्रहणेन येषाम् अन्ते ये प्रत्ययाः सन्ति, प्रत्ययान्तः शब्दाः ये सन्ति, तेषां ग्रहणं द्वितीयसूत्रे आयाति. तस्य अन्तिमभागः समासः इति अस्ति खलु, तस्य किमर्थम् इत्युक्ते जनरलैस्ड् स्टेट्मेण्ट् अस्ति अर्थवत् धातो प्रत्ययः प्रातिपदिकम् इति. उदाहरणार्थं किम् अस्ति, वयम् एव अस्माकमेव वाक्यमस्ति व्युत्पन्नः अव्युत्पन्नः इति अवगमनम् अस्ति. किमर्थं तथा अवगन्तुं शक्नुमः इत्युक्ते, यदि अस्माभिः न तथा न यदि व्युत्पन्नः अव्युत्पन्नः इति अवगमनं नास्ति चेत्, द्वितीयसूत्रं नास्ति चेत् तादृश अवगमनं न भवति. किमर्थं रामः आपणं गच्छति इति इति वाक्यमपि अर्थवद् अस्ति, धातुः नास्ति, वाक्यमस्ति, अप्रत्ययः प्रत्ययः नास्ति, प्रत्यान्तमपि नास्ति, तर्हि तस्यापि वाक्यस्यापि प्रातिपदिकसंज्ञा भवितुमर्हति खलु इति कृत्वा समासः इति योजनीयं भवति. किमर्थम् इति शब्दद्वयं मिलित्वा आयाति चेत् तस्यापि प्रातिपदिकसंज्ञा भवितुम् अर्हति, किन्तु यदि समासः अस्ति चेत् एव भवति तस्य प्रातिपदिकसंज्ञा. यत्किमपि शब्दानां यदस्ति शृङ्खला अस्ति, तस्य तु वयं प्रातिपदिकसंज्ञा इति दातुं न शक्नुमः. तर्हि कृत् तद्धित इति इट् आड्स् आन् टु द फस्ट् सूत्रं. फस्ट् सूत्रम् अप्रत्यया अर्थवत् धातु अप्रत्यय प्रातिपदिकम् इति सूत्रात् कृत् तद्धित इति भागः इट् एक्चुलि आड्स् आन् टु द फस्ट् सूत्रं, वेर् इट् आड्स् आन् द फेक्ट् दट् यु नो वेदर् यु हेव् अ प्रत्यान्तं शब्दं लैक् कृत् आर् तद्धित, दट् इस् आल्सो प्रातिपदिकम् इति वदति. किन्तु समासः इति भागः यत् अस्ति, that is actually restricting the meaning of what is pratipadikam. That says, okay, if you have more than one word, even though it is ardhavat ardhatu apratyaha shabda shabdanam shringala itasti, tasya tu pratipadika sanya evameva na bhavitum arhati, kevalam samasah asti chet eva tasya pratipadika sanya bhavitum arhati iti kim asti etam mohadin likhitam atra niyamanam karoti. वन् द फस्ट् पार्ट् आड् आन् द सेकेण्ड् पार्ट् समास इति पार्ट् यत् अस्ति तत्तु रेस्ट्रिक्षन् अस्ति. भगिनी कृत्समासस्य इति सूत्रं संज्ञासूत्रं भवति वा नियमसूत्रं भवति? तत्र तु नियमभागः अपि संज्ञासूत्रमस्ति किन्तु तस्य समास इति भागं नियमयति. अस्तु, कदाचित् वयं संज्ञासूत्रमपि किम् अस्ति, विधिसूत्रमपि अस्ति, अनन्तरम् अतिदेशसूत्रमपि भवितुम् अर्हति खलु. उदाहरणार्थं पश्यामश्चेत् सेर् हि अपि च इति सूत्रम् एकमेव सूत्रमस्ति किन्तु विधिसूत्रमपि अस्ति. सि सि इत्यस्य स्थाने हि प्रत्ययः आयाति लोट्लकारे. अनन्तरं किमस्ति, अपि च इति उक्तमस्ति, तर्हि तस्य तु गुणपरिवर्तनं भवति तत्र इति कृत्वा तत्तु अतिदेशसूत्रमस्ति. तर्हि सेर्हि पिच्छ इति सूत्रं विधिसूत्रमपि अस्ति, अतिदेशसूत्रमपि अस्ति. तथा एव एतत् सूत्रं संज्ञासूत्रम् अस्ति, अनन्तरं नियमसूत्रमपि अस्ति. अस्तु, द्वयोः अपि गुणः दृश्यते खलु, तादृशप्रभावः अस्ति एकस्मिन्नेव सूत्रे. अग्रे भगिनी, अत्र पूर्वं किमर्थम् अत्र पूर्वं यदि सूत्रे यानि पदानि पश्यामश्चेत् तत्र सर्वाणि पदानि प्रथमान्तानि सन्ति. यदा कदापि सूत्रे सर्वाणि पदानि प्रथमान्तानि सन्ति चेत् साधारणतया संज्ञासूत्रं भवति. परन्तु किन्तु भवती उक्तवती अत्र समासः इति पदमस्ति इति कृत्वा तत्र नियमसूत्रमपि भवितुमर्हति. नियमसूत्रस्य तु वयं किन्तु यत्र प्रथमा विभक्तिः अस्ति चेत् संज्ञासूत्रम् एव इति न वक्तुं शक्यते. संज्ञा भवितुमर्हति. विधिसूत्रमपि विधिसूत्रस्य यत् आगमः अस्ति तत्रापि भवितुमर्हति खलु. नियमसूत्रम् इत्युक्ते नियमसूत्रम् तदेव संज्ञासूत्रमस्ति. प्रथमाविभक्त्याम् अस्ति चेत् संज्ञासूत्रम् एव भवितुमर्हति इति नास्ति. इति सामान्यतया संज्ञासूत्राणि प्रथमाविभक्त संज्ञासूत्राणि सर्वाणि तु सामान्यतया प्रथमाविभक्त्यां भवति, किन्तु नियमसूत्राणि भवितुमर्हति. इट् डिपेण्ड्स् आन् वाट् इट् इस् यूस्ड् फार् रैट् वाट् द मेसेज् दट् इट् कन्वेस्. इट्स् गोयिङ्ग् टु रेस्ट्रिक्ट् थिङ्ग्स् आर् इट् गोयिङ्ग् टु नियमनं करोति चेत् तत्तु नियमसूत्रम् इति वदामः तस्य नामकरणम्. अस्तु भगिनि, धन्यवादः भगिनि. अरुणा भगिनी अग्रे पठति. आं महोदय, पुंसि नपुंसके च प्रकृतिः प्रत्ययोः संयोजनेन यत् शब्दस्वरूपं निष्पन्नं तस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासश्च इति सूत्रेण. अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण. यथा महिलाशब्दः मूलतः स्त्रियाम् एवापि च व्युत्पन्नशब्दः, अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा. परन्तु छात्राशब्दः मूलपुंलिङ्गछात्रशब्दात् आगतः, अतः अनेन सूत्रेण न. व्युत्पन्नछात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण तदा स्त्रीप्रत्ययस्य संयोजनेन छात्रा भवति. छात्राशब्दस्य प्रातिपदिकसंज्ञा अधः स्थितः परिभाषाया भवति. न अवगन्तुं भगिनि, एकनिमिषं वदामि. अस्तु, किम् इत्युक्ते एकनिमिषं वदामि अत्र पुनः एकवारं पठामि. पुंसि नपुंसके च प्रकृतिप्रत्ययोः संयोजनेन यत् शब्दस्वरूपं निष्पन्नं तस्य प्रातिपदिकसंज्ञा भवति कृत्तधितसमासाश्च इति सूत्रेण. इत्युक्ते अत्र कृत्तधितसमासाश्च इति सूत्रेण पुंलिङ्गरूपेषु नपुंसकलिङ्गे अपि रूप साधनसमये प्रकृतिप्रत्ययोः संयोजनेन यत् शब्दस्वरूपं निष्पन्नं भवति तस्यापि प्रातिपदिकसंज्ञा भवति अनेन सूत्रेण. अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति तस्यापि प्रातिपदिकसंज्ञा भवति अनेन सूत्रेण एव. इत्युक्ते पदं पुंलिङ्गपदं वा अथवा नपुंसकलिङ्गपदं वा मूले स्त्रीलिङ्गपदम् अपि अस्ति चेत् तत् कृत्तधितसमासश्च इति सूत्रेण प्रातिपदिकसंज्ञां प्राप्तुं शक्नोति. यथा महिलाशब्दः मूलतः स्त्रीलिङ्गे अस्ति इति कृत्वा स्त्रियाम् एव, अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञां प्राप्नोति. इत्युक्ते महिलाशब्दः मूलतः स्त्रियाम् अस्ति इति कृत्वा कृत्तधितसमासस्य इति सूत्रेण प्रातिपदिकसंज्ञां प्राप्तुं शक्नोति. किन्तु अत्र अन्यत् पदं छात्रा इति स्त्रीलिङ्गपदमस्ति. छात्रा इति स्त्रीलिङ्गपदं मूले पुंलिङ्गशब्दः, मूले छात्र इति शब्दात् आगतः. इत्युक्ते छात्र इति मूल पुंलिङ्गरूपं स्वीकृत्य तत्र स्त्रीप्रत्ययस्य योजनेन छात्रा इति रूपं सिद्ध्यति. अतः तस्मिन् सन्दर्भे कृत्तधितसमासश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा न भवति. इत्युक्ते मूले अत्र अनेन एव भवति व्युत्पन्नशब्दस्य सर्वेषामपि कृत्तधितसमासश्च इत्यनेन भवति खलु. किमित्युक्ते पुल्लिङ्गे नपुंसकलिङ्गे पदं पश्यामः चेत् मूलप्रकृतौ अभ्युत्पन्नशब्दाः भवितुम् अर्हन्ति, व्युत्पन्नशब्दाः अपि भवितुम् अर्हन्ति. किन्तु यदि वयं स्त्रीलिङ्गे इति पश्यामः चेत् सर्वे अपि प्रत्ययान्तः एव भवितुम् अर्हति. किमर्थम्? अत्र महिलाशब्दः मूले एव महिला इति स्त्रीलिङ्गशब्दः अस्ति, किन्तु तस्य प्रातिपदिकसंज्ञा अर्थवत् अधातु अप्रत्ययः इति. महिला इति शब्दः अपि व्युत्पन्नशब्दः अव्युत्पन्नशब्दः नास्ति. किमर्थं टाप् प्रत्ययः टाप् वा शाप् वा प्रत्ययः तत्र योजनेन आकारः योजनेन एव महिला इति अस्ति. तर्हि सर्वे स्त्रीलिङ्गशब्दाः स्त्रीप्रत्ययस्य योजनेन एव भवन्ति इति कृत्वा सर्वे स्त्रीप्रत्ययः, यदि साक्षात् तस्य पुल्लिङ्ग इक्वलेण्ट् नास्ति खलु महिलाशब्दस्य, तर्हि पुल्लिङ्गतः न आयाति, साक्षात् महिला इति एव अस्ति. महिला इत्युक्ते तदेव साक्षात् स्त्री रूपमस्ति, नामपदमस्ति. तर्हि तथापि प्रत्ययस्य प्रत्ययस्य योजनेन एव महिला इति भवति. ताप चाप त्रयः प्रत्ययः आकारः यत्र अन्ते अस्ति ते वयं दृष्टवन्तः खलु, तस्य योजनेन इति कृत्वा प्रथम तु सूत्रात् न गृह्यते. द्वितीयसूत्रं कृत्तधितसमासस्य इति सूत्रेण एव तस्यापि ग्रहणं भवति. अनन्तरं किम् अस्ति यदि उदाहरणार्थं किम् अस्ति छात्रा इति शब्दः, छात्रा नर्तकी इति शब्दः, नर्तकः तः नर्तकी इति आयाति. नर्तकः इति पुल्लिङ्ग नृत् धातुः अस्ति, ततः कृत् योजयित्वा नर्तक इति पुल्लिङ्गपदम्. अनन्तरं पुल्लिङ्गस्य स्त्रीलिङ्गप्रत्यययोजनेन नर्तकयोगः निप्रत्ययः नर्तकी इति भवति. तर्हि तादृश तर्हि स्त्रीलिङ्गशब्दः साक्षात् मूले अपि स्त्रीलिङ्गः भवतु यदा महिला, नो चेत् पुल्लिङ्गात् व्युत्पन्नशब्दः भवतु उदाहरणार्थं नर्तकी, द्वयोः अपि स्त्रीलिङ्गे इति वदामः चेत् तत्र स्त्रीप्रत्ययस्य योजनेन एव भवति इति कृत्वा सर्वेषां स्त्रीलिङ्गपदानां ग्रहणं तु कृत्तधितसमासचैत्येन भवति. पुल्लिङ्गस्य नपुंसकलिङ्गस्य तथा नास्ति. केचनाः सन्ति ये अव्युत्पन्नाः सन्ति, केचनाः व्युत्पन्नाः सन्ति. तर्हि प्रथमसूत्रात् अव्युत्पन्नानां ग्रहणं पुल्लिङ्गनपुंसकलिङ्गशब्दानां. द्वितीयसूत्रेण व्युत्पन्न पुल्लिङ्ग नपुंसकलिङ्ग शब्दानां ग्रहणं भवति इति अंशः अत्र. भगिनि अत्र अत्र वाक्यं पश्यामश्चेत् अत्र परन्तु छात्राशब्दः मूल पुंलिङ्ग छात्रशब्दात् आगतः अतः अनेन सूत्रेण न इति लिखितमस्ति. तस्य कृते एका परिभाषा अस्ति इति लिखितम्. क्षम्यताम्, अनेन सूत्रेण अस्ति किन्तु परिभाषा परिभाषा गृह्णाति, परिभाषा एव ग्रहणं भवति. सूत्रं तु एतदेव अस्ति, किन्तु परिभाषायाः अपि आवश्यकता अस्ति. सहायं करोति परिभाषा स्पष्टीकरोति. उत्तमम्. इत्युक्ते तादृशरीत्या अत्र लेखनीयम्. इत्युक्ते अत्र यथा भवती उक्तवती, महिलाशब्दस्य अन्ते अपि स्त्रीप्रत्ययः अस्ति. इत्युक्ते प्रथमतया कृतसमासास्ते इत्यनेन एव प्रातिपदिकसंज्ञां प्राप्नोति. अनन्तरं परिभाषायाः आवश्यकता अपि अस्ति. आं भगिनि, अस्तु. किमर्थम् इत्युक्ते पुल्लिङ्गात् यत् स्त्रीलिङ्गप्रत्ययं पुनः योजयित्वा ये आगच्छन्ति तेषां कृते परिभाषा अस्ति. वयं किमस्ति परिभाषा पठति किं भगिनि, अधुना एव पश्यामः. अग्रे अधः दत्तः कस्य क्रमः अस्ति, मणिमहोदय पठति किम्? अधः परिभाषा इति अस्ति खलु. अधिकारसूत्राणि, अधिकारसूत्रम् इत्युक्ते तादृश इत्युक्तौ परिभाषा इति अस्ति, परिभाषा इति अस्ति खलु. तद् समाप्य अनन्तरं गच्छामः. किमर्थम् इत्युक्ते तस्मिन् विषये अतः एका परिभाषा अस्ति. परिभाषा अत्यन्तं पुरातनः, तेषां लेखकाः अस्माभिः न जायन्ति, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. लेखकाः वयं न जानीमः, बट् परन्तु व्याकरणलोके अस्ति इति उक्तम्. सूत्रमस्ति प्रातिपदिकग्रहणे लिङ्गविशेषस्यापि ग्रहणं, यस्य रूपस्य प्रातिपदिकसमीका भवति ताभ्यां प्रातिपदिकसमीका विधायकसूत्राभ्याम् अर्थवत् अदादुः प्रातिपदिकत्वं कृतसमासः. तस्मात् प्रातिपदिकात् यानि लिङ्गविशेषरूपाणि व्युत्पन्नानि भवन्ति स्त्रीत्व बोधकः प्रत्ययान्तं योजनेन तेषामपि ग्रहणं भवति प्रातिपदिकसमीका. यदा कर्तृ इत्यस्य प्रातिपदिकसमीका भवति, कर्त्री इत्यस्य अपि प्रातिपदिकसमीका भवति. तदा छात्र इत्यस्य प्रातिपदिकसमा भवति, अथवा छात्रा इत्यस्यापि प्रातिपदिकसमीका भवति. पूर्वं अर्थवत्तधातुः प्रातिपदिकमिति सूत्रेण अव्युत्पन्नं प्रातिपदिकम् इति ज्ञातं. कृतसमासः इति सूत्रेण उत्पन्न इति रूपाण भवन्ति इति. इदानीं प्रातिपदिकं सम्यक् अन्यपरिभाषासूत्रेपि गृहीतुं, तत्र लिङ्गविशेष श्रीलिङ्गं पुल्लिङ्गम् इति योजनेन अपि प्रातिपदिकसमीका भवति इति अत्र दत्तम् अहं चिन्तयामि. किम् इत्युक्ते कृतदिदसमासस्य इति वदति, यत्र प्रत्याहन्ताः सन्ति तेषां ग्रहणम् इति वक्तुं शक्यते, किन्तु अनेनैव सूत्रेणैव वक्तुं शक्यते. किमर्थं छात्रा इति अस्ति, छात्रा इति शब्दः यद्यपि छात्र इति पुल्लिङ्गशब्दात् आगतः, तथापि स्त्रीप्रत्ययोजनेनैव भवति. छात्र इति प्रायः छात्र इति व्युत्पन्नशब्दः, तर्हि छात्र इति व्युत्पन्नशब्दात् अनन्तरं स्त्रीप्रत्ययः अपि योजनेन अपि प्रत्ययस्य योजनेन गृह्यते चेत् कृतदिदसमासस्य इत्यनेव भवेत्. किन्तु परिभाषा किं वदति, अस्माकं संशयं निवारयति. यत्र यत्र प्रत्ययस्य ग्रहण किमपि प्रातिपदिकस्य ग्रहणं भवति चेत् तस्य स्त्रीलिङ्गपदस्य अपि ग्रहणं भवतु इति. कर्ता इति प्रातिपदिकम् अस्ति, तर्हि कर्त्री इति स्त्रीलिङ्गपदम् अस्ति, तस्य अपि प्रातिपदिकसंज्ञा भवतु इति स्पष्टीकरोति. अनेन प्रातिपदिकस्य उदाहरणार्थं सर्वाणि यन्त्राणि अस्माकं पुरतः सन्ति, द्वे सूत्रे एका परिभाषा च. प्रातिपदिकम् अस्माकम् आधारः अस्ति अष्टाध्यायाः चतुर्थे पञ्चमे च अध्यायोः, यत्र सुबन्धपदानां निष्पादनार्थं सर्वे प्रत्ययाः विविधाः सन्ति, तेषु सुप्रत्ययाः प्रमुखाः. अतः त्रयाणाम् अधिकारसूत्राणां समर्थनेन सुप्रत्ययान्तम् उदाहरणार्थम् अर्थपूर्णं वक्तव्यं वाक्यं सिद्धम्. तर्हि अस्माकम् अष्टाध्याय्यां किमित्युक्ते प्रत्यादेशाः नाम कृते त्रयः अध्यायाः सन्ति. तृतीयचतुर्थ अध्यायः प्रत्यादेशाः सन्ति तत्र उक्ताः प्रत्ययः. तृतीय अध्याये तु धातुप्रत्ययाः सन्ति. चतुर्थे पञ्चमे अध्याये यथा महोदयेन अत्र उक्तं प्रातिपदिकप्रत्ययः तत्र सुबन्तानां निष्पादार्थं ये सूत्राणि सन्ति प्रत्ययाः ते तत्र उक्ताः. तर्हि चतुर्थे पञ्चमे अध्याये तर्हि अधुना वयं प्रातिपदिकम् इति किम् इति अवगन्तुं किं प्रातिपदिकम् इति अवगन्तुं शक्नुमः चेत् तस्मात् अनन्तरं सुप्रत्ययः विधीयते इति योजयित्वा सुबन्तं पदम् अस्माभिः निर्मीयते इति सारांशः. धन्यवादः महोदय. धन्यवादः. अग्रे पुष्पा भगिनी पठति किं भगिनी, अत्र अस्माभिः अधिकारसूत्राणि इति सन्ति खलु तद् पठति किं भगिनि? नास्ति किं पुष्पा भगिनी? अस्तु सरला भगिनी. अस्मि भगिनी म्यूट् अस्मि. अधिकारसूत्राणि, अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु. नाम स्वयं कार्यं न करोति अपि तु अपरेषु सूत्रेषु उपविश्य तेषाम् अर्थं पूरयति. प्रत्ययः तृतीयाध्याये प्रथमपादे प्रथम सूत्रम् अधिकारः इति तृतीयपादे प्रथम तृतीयाध्यायतः पञ्चम अध्यायपर्यन्तं ततः एव उक्तवती खलु तृतीयाध्याय चतुर्थाध्यायः पञ्चमाध्यायः तत्र सर्वत्र तु प्रत्ययः इति सर्वे तु प्रत्ययाः सन्ति. तृतीयाध्याये धातुप्रत्ययः, चतुर्थे पञ्चमे अध्याये प्रातिपदिकप्रत्ययाः सुप्रत्ययाः सन्ति सदितवा नामपदस्य कृते. तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्यय संज्ञा भवति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः. तत्तु 311 to 540 160 इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययसंज्ञा भवति. किमित्युक्ते प्रत्ययः इति अधिकारसूत्रमस्ति तर्हि अध्याये चतुर्थ पञ्चम अध्याये सर्वत्र अनुवृत्तिः. भगिनि मया सूचितं अहं विवरणं करोमि. अस्तु भगिनि वदतु. You take over, so I didn't know whether I should go ahead or not. Etatu adhikara sutram sutram sutre asti pratyaha iti pratyaha eva adhikara sutra tritiya ashta adhyaye prathama पादे प्रथम शीघ्रं वदतु भगिनि, मुख्य अंशः वदति चेत् पर्याप्तं भवति, समयः पुनः पुनः तदेव तदर्थमेव अहं वदामि. अद्य अद्य ते अध्यायेषु यत्र यत्र अस्ति कदाचित् विधानं भवति, तत्तु प्रत्ययः आगत्य वदति विधानं सञ्जातः इति, तस्य प्रत्ययस्य संज्ञा भवति. तत्र येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र तत्र सर्वत्र अस्य सूत्रस्य अधिकारः अस्ति. तदेव इदानीं अन्तिमवाक्यमपि अस्ति, तस्य प्रत्ययसंज्ञा भवति. तदेव सूत्रद्वयं भवितुम् अर्हति अस्मिन् अधिकारे, एकमस्ति संज्ञासूत्रं भवितुम् अर्हति, नो चेत् विधिसूत्रं भवितुम् अर्हति. तर्हि प्रत्ययः इति यत्र आयाति तत्तु केवलं प्रत्ययस्य विधान संज्ञां सूचयितुं सूचयति चेत् तादृशसूत्राणि सन्ति. अनन्तरं किम् अस्ति, विधिसूत्रमपि भवितुम् अर्हति प्रत्ययः इति. अग्रिमसूत्रमपि पठति किं भगिनि, अग्रिमबिन्दुः अपि परश्च तत् द्वितीयसूत्रमस्ति. येषु एव त्रिषु अध्यायेषु ते अधिकारसूत्रः अस्ति. येषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रम् अपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति इति. तत्तु इदानीं परश्च इति सूत्रस्य तद् प्रत्ययस्य परे अस्ति चेत् तत्र सूत्रम् अपि अत्र उपविश्य वदति यत् यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति इति अर्थं बोधयति परश्च इति सूत्रं. किं वदति, प्रत्ययः परश्च इति द्वयोः अपि अनुवृत्तिः अस्ति इत्युक्ते प्रत्ययः परः आयाति इति अस्माभिः अवगन्तव्यम् इति अर्थं बोधयति तद् किमर्थम् इत्युक्ते प्रकृतेः अनन्तरम् आयाति इति. प्रकृतेः इत्युक्ते कदाचित् धातोः इति अनुवृत्तिः आयाति तर्हि पञ्चमी विभक्त्यां, तर्हि धातोः अनन्तरं प्रत्ययः इति अवगन्तव्यं. तथा एव प्रातिपदिकात् इति पञ्चमी विभक्ति, तर्हि प्रातिपदिकस्य अनन्तरम् इति अवगन्तव्यं परश्च, प्रत्ययः परश्च इति अनुवृत्तिः आयाति. धन्यवादः भगिनि. सरला भगिनी अग्रे तृतीय अधिकारसूत्रम् अस्ति, ज्ञापि प्रातिपदिकात् अधिकार. चतुर्थ अध्यायस्य प्रथमपादे प्रथमसूत्रं, तस्य प्रसक्तिः अस्ति पञ्चम अध्याय चतुर्थपादे अन्तिमसूत्रं षष्टि अधिकं एकशतं सूत्र पर्यन्तं. चतुर्थे पञ्चमे च अध्यायो यावन्त प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ण्यन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ण्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्यायो सर्वाणि सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः, अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आबन्तात् वा विहितः भवति. चतुर्थे पञ्चमे अध्याये ये यानि प्रत्ययानि सन्ति ते सर्वे ण्यन्तेभ्यः वा आबन्तेभ्यः भवन्ति. अग्रे आगच्छति ण्यन्तेभ्यः आबन्तेभ्यः तस्य अर्थं किम् अस्ति, ते प्रातिपदिकात् विहितः भवन्ति. तस्य अग्रे अहं पठामि. सूत्रस्य पदविच्छेद ङी च आप् च प्रातिपदिकञ्च तेषां समाहारद्वन्द्व ज्ञाप् प्रातिपदिकं, तस्मात् ज्ञाप् प्रातिपदिकात् ज्ञाप् प्रातिपदिकात् पञ्चम्य अन्तम् एकपदम् इदं सूत्रं. त्रय स्त्रीप्रत्ययाः सन्ति, यहि ईकारविहितो भवति, ङीप् नीश् ञीञ्च। अस्मिन् सूत्रे ङी इत्यस्य कथनेन त्रयाणाम् अपि ग्रहणं भवति। त्रयः स्त्रीप्रत्ययाः सन्ति यैः आकारविहितो भवति, टाप् डाप् चाप् च। अस्मिन् सूत्रे आप् इत्यस्य कथनेन त्रयाणाम् अपि ग्रहणं भवति। इदानीं ञन्तात् आबन्तात् इति किम् अस्ति? ङी ङी विहिते सूत्राणि सन्ति ते ज्ञातात् सूत्राणि सन्ति ते स्त्रीलिङ्ग स्त्रीप्रत्ययां प्रति सति ते तेषां नाम अस्ति ङीप् ङीश् ञीञ्च। तत् केवलं ङी इति वयं वदामः सूत्रस्य नामकरणम्। आकार इति यदि सूत्रम् अस्ति ते अस्ति टाप् डाप् चाप् च, तेषां नाम अस्ति आप्। सो ङीप्य आप्य तस्य सन्धि भूत्वा ज्ञाप् ज्ञाप् इति भवति। ज्ञानसन्धि अपि आप् इति जस्वसन्धि भवति तत्र द्वि ते सूत्र स्त्री स्त्रियायां प्रत्ययाः सन्ति ये सुबन्तप्रत्या सुबन्तविधायकसूत्राणि स्त्रियां सुबन्तविधायकसूत्राणि प्रति तस्य कार्यं भवति चतुर्थपञ्चमे अध्याये इति। धन्यवादः। तर्हि नी आप् इति प्रातिपदिक नी आप् यत्र प्रत्ययः भवति प्रत्यान्तः ये नी आप् सन्ति शब्दाः नी प्रत्यान्तः आप् प्रत्यान्ताः अपि प्रातिपदिकसंज्ञा प्राप्नुवन्ति इति अस्माभिः दृष्टं। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् इति परिभाषया। तर्हि नियन्ताः आबन्तः सर्वे तु प्रातिपदिकसंज्ञा प्राप्नुवन्ति। तर्हि तेषां प्राक् पुनः प्रत्ययाः विधीयन्ते। साक्षात् अनन्तरं किम् अस्ति अव्युत्पन्नात् अपि प्राक् कृदन्तः अस्ति, अनन्तरं तद्युदान्तः अस्ति, समासः समस्तपदानि सन्ति, तेषाम् अनन्तरं प्रत्ययाः भवन्ति। ये प्रत्ययाः भवितुमर्हन्ति ते तु चतुर्थपञ्चमे अध्याये उक्तः। किमर्थं नदी इति शब्दः अस्ति? पुनः नदी इति प्रातिपदिकम् इति स्वीकृत्य यद्यपि नीप् अन्ते अस्ति नीप् अन्ते अस्ति पुनः तस्य प्रातिपदिकसंज्ञा इति भूत्वा वयं पुनः सुप् सु औजस् इति योजयामः खलु, नदी नद्यौ नद्यः इति योजयामः। तर्हि ते तु सुप्रत्ययः सर्वे तु पुनः अस्मिन् अध्याये आयाति इति। धन्यवादः भगिनि। तर्हि अन्तिमभागमपि पठति किं भगिनि? भगिनि अत्र मम एकः प्रश्नः अस्ति। अत्र अस्मिन् करपत्रे विधानम् अथवा विहितः इति पदद्वयं द्रष्टुं शक्नुमः। अत्र विधानम् अहं जानामि जुहोत्यादिगणीयधातोः इरुडन्त रूपं धानं, किन्तु अत्र विहितः धातोः रूपं हिता भवति। तत्र रूपं कथं निष्पन्नं भवति इत्यस्मिन् विषये सन्धिकार्याणि भवन्ति इति भाति, तस्मिन् विषये अवगन्तुमिच्छामि चेत् किं पठनीयम् अत्र, किं करपत्रं वा? अविहितः इति इक्तशब्दस्य एव अविहितः क्तान्तरूपं धातुरूपं, किन्तु यदि वयं धा इति पश्यामश्चेत् हिता भवति। तत्र केन सूत्रेण अथवा तस्मिन् विषये दृष्ट्वा वदामि किं भगिनि? अहं दृष्ट्वा वदामि भगिनि। आं भगिनि, तत्र आदेशः भवति इति मन्ये धातोः। करपत्रे किमपि उक्तमस्ति वा इति न जाने, प्रायः अग्रे अन्तिमभागं सरला भगिनी पठतु भगिनि। स्वजस् अनेन प्रातिपदिक तत्पूर्वं पठितवन्तः अनेन प्रातिपदिकस्य स्वजस् मौच्छष्ठाभ्या भे स्ेभ्या मभ्या सिङ्भ्यां म्यां स्नोसौ म्याङ्यो सुसुप् इट् मीन्स् एकविंशति सुप्रत्ययः तेषां सूत्रमस्ति संज्ञासूत्रं प्रत्ययः परश्च ज्ञाप् प्रातिपदिकात् इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं ज्ञाप् प्रातिपदिकात् स्वजस्मौच्छष्टाभ्यामीभ्यस्ङेभ्यामभ्यसिंसिंभ्यामाभ्यसिंसोसां प्रत्ययः परश्च इति एकविंशतिसूत्रं प्रत्ययः परश्च अपि ज्ञाप्य प्रति त्रीणि चतुर सूत्राणि संयुक्त प्रातिपदिकात् इति सुबन्धपदं निर्माणं करोति इति. अधुना प्रातिपदिकस्य आधारकः कथं भवति इति अस्माभिः ज्ञातम्. अग्रिमेषु पाठेषु प्रातिपदिकस्य आधारेण कथं सुप्रत्ययुज्यन्ते सुबन्धपदस्य निष्पपादानार्थम् इति अवलोकयिष्यामः. सो अग्रिमे पाठे वयं पश्यामः कथं सुबन्धपदस्य निर्माणं भवति एते सूत्रैः योजनेन. अस्तु भगिनि. कुत्रचित् लक्ष्मी भगिन्याः प्रश्नस्य कुत्रचित् धातु आदेशः भवति तर्हि द्रष्टव्यं केन सूत्रेण अत्र धातु आदेशः भवत् हि इति धातु आदेशः इति द्रष्टव्यम्. इत्थप्रत्ययपरे प्रायः निति प्रत्ययपरे प्रायः स्यात् कित्वा तादृशं स्यात् तद् अस्मिन् जालपुटे अस्ति चेत् कृपया सूचयतु. अस्तु भगिनि अहं वदामि. धन्यवादः. तर्हि विरमामः. किं प्रश्नः अस्ति भगिनि? एक महोदय सिध्यति साध्यति इति उक्तवान्, सिध्यति इति उक्तवान् अकर्मकधातुः अस्ति, तस्य रूपं सिध्यति इति वदामः. किन्तु महोदय भगिनी साधयति इति रिच् प्रत्ययः अस्ति, कथं धातुवती मिच् अस्ति खलु, साधयति इति मिच् अस्ति खलु. कथं साध् भवति अस्ति यथा लिख पुष्पा भगिनी भवत्याः दूरवाण्याः ध्वनिः श्रूयते, किञ्चित् न्यूट् भवति किं तमिल् अस्ति धन्यवादः भगिनि. अस्तु भगिनि, अत्र सिद्ध्यति धातुः अस्ति खलु, सिद्ध्यति इति चतुर्थगणीयधातुः अस्ति, तत्र अष्टाध्यायी डाट् काम् गत्वा पश्यति चेत् अकर्मकः इति उक्तमस्ति. तर्हि रूपं स्वयं सिद्ध्यति, रूपं सिद्ध्यति खलु, अहं रूपं सिद्ध्यति इति सिद्ध्यामि इति सिद्ध्यामि इति न वक्तुं शक्यते, अहं स्वयं सिद्ध्यामि. कर्मपदं नास्ति, अकर्मकः इति उक्तमस्ति खलु, तर्हि तत्तु अवगन्तव्यं कर्मपदं वा न इति परिचयत्वेन एव भवति. किन्तु यत्र मिच् प्रत्ययः भवति कथं भवति, सिद्ध अस्ति उपधायाम् इकारः अस्ति, सो पुगन्तलघुपदस्य अपि कार्यं न करोति वा? साध्यति यदा अत् उपधायां भवति तत्र साध्यति, चतुर्थे गणे अस्ति खलु, चतुर्थे गणे अपित् अस्ति इति कृत्वा खेद् न भवति. गुणकार्यनिति चेत् गुणकार्यं निषिद्धम् अस्ति खलु, अपित् अस्ति इति कृत्वा शन् प्रत्ययः अस्ति. आमाम् अस्तु. किन्तु साधयति इति निचिव आयाति, साधयति इति साधयामः इति वदामः प्रेरणार्थकरूपम् इति. किन्तु यदि वयं रिच् प्रत्ययो प्रथमं शप् आगच्छति तदनन्तरं रिच् आगच्छति तदनन्तरं प्रथमं मिच् अनन्तरं शप् अस्तु, यथा दशमगणः अस्ति तथा एव निजन्तं भवति, लेखयति कथं भवति तत्र, तत् लिख् सुरादिकाणि अपि गुणना भवति न? आं सत्यं, लेखयति तत्तु निचि निचि कार्यं लघु भगिनी वदानि खलु निच्प्रत्ययः यत्र पित्वम् अपित्वम् इति चिन्तनं केवलं सार्वधातुकानां सार्वधातुकस्य चिन्तनम् अस्ति. यत्र निच्प्रत्ययः इति निजन्तम् अस्ति प्रेरणातकनिच् अस्ति तत्तु आर्धधातुकप्रत्ययः अस्ति. तर्हि आर्धधातुकप्रत्ययानां कृते साक्षात् नित् अस्ति चेत् नित् अस्ति चेत् गुणकार्यं न भवति. किन्तु यदि नित् नास्ति चेत् पित्वम् अपित्वम् इति चिन्तनं तत्र नास्ति. सार्वधातुकम् अपित् नित्यं मन्तव्यं. तत् सूत्रं स्मरति चेत् केवल सार्वधातुकानां कृते अपित् प्रत्ययः निद्वद् भवति. नो चेत् आर्धधातुकप्रत्ययेषु नित्वा अपित्वा पित्वा इति चिन्तनं नास्ति. केवलं नित् अस्ति वा इति एव द्रष्टव्यं. नित् प्रत्ययः नित् नास्ति. ञकारस्य शून्य नास्ति इति कृत्वा तत्र तु पुगन्तलघुपदस्य च सार्वधातुक अर्धातुके इति सूत्रद्वयस्य अपि प्रसक्तिः प्राप्तिः अपि भवति. तथैव अहं चिन्तयामि सिद्धपि तथैव लिख् लेखयति भवति. तत्र सारधातुक आर्धधातु रिजन्त वयं योजयामः तत्र तत्र कुत्रचित् धातु आदेशः इति सर्वं भवति. यत्र आर्धधातुकप्रक्रिया भवति तत्र अधिकतया धातु आदेशः बहुत्र पश्यामः. अस्तु अस्तु तर्हि दृष्ट विशेष हलन्तशब्दः अस्ति चिन्तयति. अत्र तस्मिन् अर्थे प्रायः अस्माकं करपत्रे तु महोदयेन पूर्वं पाठितम्. अत्र अस्माकं करपत्रे अन्विष्यति चेत् तत्र रक्षाभगिन्याः सुन्दरं लेखनम् अस्ति. तत्र सेधयति साधयति कः प्रयोगः साधुः इति एकं लेखनम् अस्ति. अस्तु पश्यामि. अत्र विहिता सच् दि सैट् सच् तत्तु विहिता कुत्र उपयुक्तम् इति दीयते. विहितः पदस्य विवरणं न कृतं विहितः इति सर्च् कृतं संस्कृतव्याकरण सर्च् सैट् तत्तु विहिता इति त्रीणि वाक्यानि सन्ति. इति सूत्रमिति मन्ये भगिनि. व्यावहारिकी शिक्षिका द्विकर्मकधातु धातूनां कर्तरिप्रयोगे कारकव्यवस्था तत्र विहितः तदैव वदामि. विहितम् इति वदति. उत्तरं ददामि लक्ष्मीभगिन्याः प्रश्नस्य उत्तरं. लक्ष्मीभगिनी जहातेश त्वि इति सूत्रमस्ति. अनेन जहातेरङ्गस्य हि इति आदेशः भवति त्वा प्रत्यये परे इति. 7443 सूत्रम् अनेन एव धा धातोः अत्र जहाति जुहोत्यादि गणस्य अत्र अस्ति. इट् वुड् बि दे 7443 इति सूत्रं 6A वुड् हाव् इट् जुहोत्यादिगणे अजन्तदातवः अस्माकं करपत्रे प्रायः न स्यात् भगिनि. करपत्रे एतत् सूत्रं परिचितसूत्रं नास्ति. नूतनसूत्रमस्ति किन्तु अनेन सूत्रेण परे हि आदेशः भवति. 7443 धन्यवादः भगिनि. धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः. नमस्कारः.